अथ तृतीयकाण्डे तृतीयप्रश्नस्य घनपाठः आरम्भः। अग्ने तेजस्मिन् तेजस्मिन्नग्ने अग्ने तेजस्मिन् तेजस्वी तेजस्वी तेजस्मिन्नग्ने अग्ने तेजस्मिन् तेजस्वी तेजस्मिन् तेजस्वी तेजस्वी तेजस्मिन् तेजस्मिन् तेजस्वी त्वं त्वं तेजस्वी तेजस्मिन् तेजस्मिन् तेजस्वी त्वं तेजस्वी त्वं त्वं तेजस्वी तेजस्वी त्वं देवेषु देवेषु त्वं तेजस्वी तेजस्वी त्वं देवेषु त्वं देवेषु देवेषु त्वं त्वं देवेषु भूया भूया देवेषु त्वं त्वं देवेषु भूया देवेषु भूया भूया देवेषु देवेषु भूयास्तेजस्वन्तं तेजस्वन्तं भूया देवेषु देवेषु भूयास्ते तेजस्वन्तं तेजस्वन्तं भूया भूयास्तेजस्वन्तं मां मां तेजस्वन्तं भूया भूयास्तेजस्वन्तं मां तेजस्वन्तं मां मां तेजस्वन्तं तेजस्वन्तं मामायुष्मन्तमायुष्मन्तं मां तेजस्वन्तं तेजस्वन्तं मामायुष्मन्तं मामायुष्मन्तमायुष्मन्तं मां मामायुष्मन्तं वर्चस्वन्तं वर्चस्वन्तमायुष्मन्तं मां मामायुष्मन्तं वर्चस्वन्तं आयुष्मन्तं वर्चस्वन्तं वर्चस्वन्तं मायुष्मन्तमायुष्मन्तं वर्चस्वन्तं मनुष्येषु मनुष्येषु वर्चस्वन्तमायुष्मन्तमायुष्मन्तं वर्चस्वन्तं मनुष्येषु वर्चस्वन्तं मनुष्येषु मनुष्येषु वर्चस्वन्तं वर्चस्वन्तं मनुष्येषु गुरु गुरु मनुष्येषु वर्चस्वन्तं वर्चस्वन्तं मनुष्येषु गुरु मनुष्येषु गुरु गुरु मनुष्येषु मनुष्येषु गुरु दीक्षायै दीक्षायै गुरु मनुष्येषु मनुष्येषु गुरु दीक्षायै दीक्षायै दीक्षायै गुरु गुरु दीक्षायै च दीक्षायै गुरु गुरु दीक्षायै च दीक्षायै च दीक्षायै दीक्षायै चत्वात्वा च दीक्षायै दीक्षायै चत्वात्वा तपसस्तपसस्त्वा चत्वा तपसः तपसस्तपसस्त्वा तपसश्च च तपसस्त्वा तपसश्च तपसश्च च तपसस्तपसश्च तेजसे तेजसे च तपसस्तपसश्च तेजसे तेजसे तेजसे च तेजसे जुहोमि जुहोमि तेजसे च तेजसे जुहोमि तेजसे जुहोमि जुहोमि तेजसे तेजसे जुहोमि तेजो वित्ते जो विज्जुहोमि तेजसे तेजसे जुहोमि तेजो विद्होमि तेजो वित्ते जो विद्युहोमि जुहोमि तेजो विदस्य सि तेजो विद्युहोमि जुहोमि तेजो विदसि तेजो विदस्य सि तेजो वित्ते जो विदसि तेजस्ते जुहोषि तेजो वित्ते जो विदसि तेजः यो विदिरि तेजः विद् तेजस्ते जो ओरस्य तेजो मामा तेजो ओरस्य तेजो मामा तेजस्ते जो मामा मामा तेजस्ते जो मामा मामा मामा दृहासीन् मामा मामाहासीन् महासीन् महासीन् महामहं महासीन् माहं माहमहं मामाहं तेजस्तेजोऽहं मामाहं तेजहं तेजस्तेजोऽहमहं तेजोहासिषमोहासिषं तेजोऽहमहं तेजोहासिषं तेजोहासिषमोहासिषं तेजस्तेजोहासिषं मामाहासिषं तेजस्तेजोहासिषं मामाहासिषमोहासिषं मामाहासिषमोहासिषं मां तेजस्तेजो मां मां तेजहासीद्धासीत् तेजो मां मां तेजोहासीद्धासीत्तेजस्तेजोहासीदिन्द्रेन्द्रहासीत्तेजस्तेजोहासीदिन्द्रास्येदिन्द्रेन्द्रहासीद्धासीदिन्द्रौजस्मिन्नोजस्मिन्निन्द्रहासीद्धासीदिन्द्रौजस्मिन् मामोजस्वन्तं भूया भूया ओजस्वन्तं मामोजस्वन्तं मां मामोजस्वन्तमोजस्वन्तं मामायुष्मन्तमायुष्मन्तं मामोजस्वन्तमोजस्वन्तं मामायुष्मन्तं मामायुष्मन्तमायुष्मन्तं मां मामायुष्मन्तं वर्चस्वन्तं वर्चस्वन्तमायुष्मन्तं मां मामायुष्मन्तं वर्चस्वन्तं आयुष्मन्तं वर्चस्वन्तं वर्चस्वन्तमायुष्मन्तमायुष्मन्तं वर्चस्वन्तं मनुष्येषु मनुष्येषु वर्चस्वन्तमायुष्मन्तमायुष्मन्तं वर्चस्वन्तं मनुष्येषु वर्चस्व वर्चस्वन्दम् मनुष्येषु मनुष्येषु वर्चस्वन्दम् वर्चस्वन्दम् मनुष्येषु गुरुगुरु मनुष्येषु वर्चस्वन्दम् वर्चस्वन्दम् मनुष्येषु गुरु मनुष्येषु गुरुगुरु मनुष्येषु मनुष्येषु गुरु ब्रह्मणो ब्रह्मणः गुरु मनुष्येषु मनुष्येषु गुरु ब्रह्मणः ब्रह्मणो ब्रह्मणः गुरु गुरु ब्रह्मणश्च च ब्रह्मणः गुरु गुरु ब्रह्मणश्च ब्रह्मणश्च च ब्रह्मणो ब्रह्मणश्चत्वा त्वा च ब्रह्मणो ब्रह्मणश्च त्वा क्षत्रस्य क्षत्रस्य त्वा च त्वा क्षत्रस्य क्षत्रस्य क्षत्रस्य त्वा त्वा क्षत्रस्य च क्षत्रस्य त्वा त्वा क्षत्रस्य च क्षत्रस्य च क्षत्रस्य क्षत्रस्य चौजस ओजसे च क्षत्रस्य क्षत्रस्य चौजसे चौजस ओजसे च चौजसे जुहोमि जुहोम्योजसे च चौजसे जुहोमि ओजसे जुहोमि जुहोम्योजस ओजसे जुहोम्यो जोविदो जोविद्युहोम्योजस ओजसे जुहोम्यो जोविदो जोविदो जोविद्युहोमि जुहोम्यो जोविदस्यस्यो जोविद्युहोमि जुहोम्यो जोविदसि जोविदस्यस्यो जोविदो जोविदस्यो जोजोऽस्यो जोविदो जोविदस्यो जः जोविदित्यो जः वित् अस्यो जोजोऽस्यस्यो जो मामौ जोऽस्यस्यो जो मामौ मामौ जोजो मामा मामौ जोजो मामा मामा मामा मामहासीद्धासीन् मामा मामहासीन् मामहासीद्धासीन् मामहासीन् मामहासीन् मामहासीन् मामहासीन् मामहासीद्धासीन् माहमहं माहासीद्धासीन् माहं माहमहं माहमोजोऽजोऽहं माहमोजः माहमोजोऽजोऽहं माहमोजोऽहासिषमोहासिषमोजोऽहं माहमोजोऽहासिषमोजोऽहासिषमोजोऽजोऽहासिषं माहासिषमोहासिषमोजोऽजोऽहासिषं माहासिषमोहासिषमोहासिषं मामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामामamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamamam मा हासि शगो हासि च मामाम् हासि च गो हासि च प्राणभृतः प्राणभृतो देवा देवाः प्राणभृतः प्राणम् प्राणम् प्राणभृतो देवा देवा देवाः प्राणभृतः प्राणम् प्राणभृतः प्राणम् प्राणम् प्राणभृतः प्राणभृतः प्राणम् मयि मयि प्राणम् प्राणभृतः प्राणभृतः प्राणम् मयि प्राणभृत इति प्राणाभृतः प्राणम् मयि मयि प्राणम् प्राणम् मयि दधतु दधतु मयि प्राणम् प्राणम् मयि दधतु प्राणम् मयि दधतु दधतु मयि मयि दधत्वेतदेतद्दधतु मयि मयि दधत्वेतदेतद्दधतु दधत्वेतद्वैव एतद्दधतु दधत्वेतद्वै एतद्वै वा एतदेतद्वै सर्वगुं सर्वम् वा एतदेतद्वै सर्वम् सर्वम् वै वै सर्वमध्वर्युरध्वर्युः सर्वम् वै वै सर्वमध्वर्युः सर्वमध्वर्युरध्वर्युः सर्वगुं सर्वमध्वर्युर्वा कुर्वन्नु वा कुर्वन्नध्वर्युः सर्वगुं सर्वमध्वर्युर्वा कुर्वन् उपाकरोति ते देवा देवास्त उपाकरोत्युपाकरोति ते देवाकरोतीत्युपाकरोति देवा देवास्ते ते देवाः प्राणभृतः प्राणभृतो देवास्ते ते देवाः प्राणभृतः देवाः प्राणभृतः प्राणभृतो देवा देवाः प्राणभृतः प्राणम् प्राणम् प्राणभृतो देवा देवाः प्राणभृतः प्राणम् प्राणभृतः प्राणम् प्राणम् प्राणभृतः प्राणभृतः प्राणम् मयि मयि प्राणम् प्राणभृतः प्राणभृतः प्राणम् मयि प्राणभृत इति प्राणाभृतः प्राणम् मयि मयि प्राणम् प्राणम् मयि दधतु दधतु मयि प्राणम् प्राणम् मयि दधतु प्राणमिति प्राणम् मयि दधतु दधतु मयि मयि दधत्विति दधतु मयि मयि दधत्विति दधतु दधत्वित्याहैतदेतदाहेदीत्याहैतत् एतदेवैतदेतदेव सर्वगो सर्वमेवैतदेतदेव सर्वम् एव सर्वगो सर्वमेवैव सर्वमात्मन्नात्मन् सर्वमेवैव सर्वमात्मन् सर्वमात्मन्नात्मन् सर्वगो सर्वमात्मन् धत्ते दत्त आत्मन् सर्वगो सर्वमात्मन् धत्ते आत्मन् धत्ते दत्त आत्मन्नात्मन् दत्त इडेडा दत्त आत्मन्नात्मन् दत्त इडा दत्त इडेडा धत्ते दत्त इडा देवोर्देवोरिडा धत्ते दत्त इडा देवो देवहोर्देवहोरिडेडा देवहोर्मनुर्मनुर्देवहोरिडेडा देवहोर्मनुः देवहोर्मनुर्मनुर्देवहोर्देवहोर्मनुर्यज्ञनेर्यज्ञनेर्मनुर्देवहोर्देवहोर्मनुर्यज्ञने देवहोरिति देवाहोर्मनुर्यज्ञनेर्यज्ञनेर्मनुर्मनुर्यज्ञनेर्बृहस्पतिर्बृहस्पतिर्यज्ञनेर्मनुर्मनुर्यज्ञनेर्बृहस्पतिर्यज्ञनेर्यज्ञनेर्बृहस्पतिरुक्था मदान्युक्था मदानि मधु मनुष्ये मधु मधु मनुष्ये मधु मधु मनुष्ये मधु मनुष्ये मधु मधु मनुष्ये मनुष्ये मधुजनिष्ये जनिष्ये मधुमनिष्ये मनुष्ये मधुजनिष्ये मधुजनिष्ये जनिष्ये मधुमधुजनिष्ये मधुमधुजनिष्ये मधुमधुजनिष्ये मधुजनिष्ये मधुमधुजनिष्ये जनिष्ये मधुभक्ष्यामि भक्ष्यामि मधुजनिष्ये जनिष्ये मधुभक्ष्यामि मधुभक्ष्यामि भक्ष्यामि मधुमधुभक्ष्यामि मधुमधुभक्ष्यामि मधुमधुभक्ष्यामि मधुभक्ष्यामि मधुमधुभक्ष्यामि भक्ष्यामि मधुवदिष्यामि वदिष्यामि मधुभक्ष्यामि भक्ष्यामि मधुवदिष्यामि मधुवदिष्यामि वदिष्यामि मधुमधुवदिष्यामि मधुमतीं मधुमतीं वदिष्यामि मधुमधुवदिष्यामि मधुमतीं वदिष्यामि मधुमतीं मधुमतीं वदिष्यामि वदिष्यामि मधुमतीं देवेभ्यो देवेभ्यो मधुमतीं वदिष्यामि वदिष्यामि मधुमतीं देवेभ्यः मधुमतीं देवेभ्यो देवेभ्यो मधुमतीं मधुमतीं देवेभ्यो वाचं वाचं देवेभ्यो मधुमतीं मधुमतीं देवेभ्यो वाचं देवेभ्यो वाचं वाचं देवेभ्यो देवेभ्यो वाचमुद्यासमुद्यासं वाचं देवेभ्यो देवेभ्यो वाचमुद्यासं वाचमुद्यासमुद्यासं वाचं वाचमुद्यासकोशुश्रूषेण्यागो शुश्रूषेण्यामुद्यासं वाचं वाचमुद्यासकोशुश्रूषेण्याद्यासकोशुश्रूषेण्यागो शुश्रूषेण्यामुद्यासमुद्यासकोशुश्रूषेण्याहं मनुष्येभ्यो मनुष्ये शुश्रूषेण्यामुद्यासमुद्यासकोशुश्रूषेण्याहं मनुष्येभ्यः शुश्रूषेण्याहं मनुष्येभ्यो मनुष्येभ्यः शुश्रूषेण्यागो शुश्रूषेण्याहं मनुष्येभ्यस्तन्तं मनुष्येभ्यः शुश्रूषेण्यागो शुश्रूषेण्याहं मनुष्येभ्यस्तं मनुष्येभ्यस्तन्तं मनुष्येभ्यो मनुष्येभ्यस्तं मा मातं मनुष्येभ्यो मनुष्येभ्यस्तं मा मातन्तं मा देवा देवा मातन्तं मा देवा मा देवा देवा मा मा देवा अवन्त्वन्तु देवा मा मा देवा अवन्तु देवा अवन्त्वन्तु देवा देवा अवन्तु शोभायै शोभाया अवन्तु देवा देवा अवन्तु शोभायै अवन्तु शोभायै शोभाया अवन्त्वन्तु शोभायै पितरः पितरः शोभाया अवन्त्वन्तु शोभायै पितरः शोभायै पितरः पितरः शोभायै शोभायै पितरोन्मन पितरः शोभायै शोभायै पितरोनु पितरोन्मन पितरः पितरोनु मदन्तु मदन्त्वनु पितरः पितरोनु मदन्तु अनुमदन्तु मदन्त्वन्वनु मदन्तु मदन्तीति मदन्तु प्रत्वा प्रबृहन्तु बृहन्तु प्रत्वात्वा प्रबृहन्तु बृहन्तु बृहन्तु प्रबृहन्तु गायत्रेण गायत्रेण बृहन्तु प्रबृहन्तु गायत्रेण बृहन्तु गायत्रेण गायत्रेण बृहन्तु बृहन्तु गायत्रेण छन्दसा छन्दसा गायत्रेण बृहन्तु बृहन्तु गायत्रेण छन्दसा गायत्रेण छन्दसा छन्दसा गायत्रेण गायत्रेण छन्दसाग्नेरग्नेश्छन्दसा गायत्रेण गायत्रेण छन्दसाग्नेरग्नेश्छन्दसा छन्दसाग्ने प्रियं प्रियमग्नेश्छन्दसा छन्दसाग्ने प्रियम् अग्ने प्रियं प्रियमग्नेरग्नेः प्रियं बाधः पाथः प्रियमग्नेरग्नेः प्रियं बाधः प्रियं बाधः पाथः प्रियं प्रियं बाध उपोपपाथः प्रियं प्रियं बाध उपाध उपोपपाथः पाथ उपेहि ह्युपपाथः पाथ उपेहि उपेहि ह्युपोपेहि रुद्रा रुद्रा इह्युपोपेहि रुद्रा रुद्रा रुद्रा इहि रुद्रास्त्वात्वा रुद्रा इहि रुद्रास्त्वा रुद्रास्त्वात्वा रुद्रा रुद्रास्त्वा प्रप्रत्वा रुद्रा रुद्रास्त्वा प्रबृहन्तु बृहन्तु बृहन्तु प्रबृहन्तु त्रैष्टुभेण त्रैष्टुभेण बृहन्तु प्रबृहन्तु त्रैष्टुभेण त्रैष्टुभेन त्रैष्टुभेन बृहन्तु बृहन्तु त्रैष्टुभेन छन्दसा छन्दसा त्रैष्टुभेन बृहन्तु बृहन्तु त्रैष्टुभेन छन्दसा त्रैष्टुभेन छन्दसा छन्दसा त्रैष्टुभेन त्रैष्टुभेन छन्दसेन्द्रस्येन्द्रस्य छन्दसा त्रैष्टुभेन त्रैष्टुभेन छन्दसेन्द्रस्य छन्दसेन्द्रस्येन्द्रस्य छन्दसा छन्दसेन्द्रस्य प्रियं प्रियमिन्द्रस्य छन्दसा छन्दसेन्द्रस्य प्रियम् इन्द्रस्य प्रियं प्रियमिन्द्रस्येन्द्रस्य प्रियं बाध पाथ प्रियमिन्द्रस्येन्द्रस्य प्रियं बाधः बाध पाथ प्रियं प्रियं बाध उपोपपाथ प्रियं प्रियं बाध उपाथ उपोपपाथ पाथ उपेहि उपपाथ पाथ उपेहि आदित्या आदित्या इह्यादित्यास्त्वा आत्मादित्या इह्यादित्यास्त्वा आदित्यास्त्वा आत्मादित्या आदित्यास्त्वा प्रप्रत्वादित्या आदित्यास्त्वा प्रप्रत्वा आत्मा प्रबृहन्तु बृहन्तु प्रत्वा आत्मा प्रबृहन्तु बृहन्तु बृहन्तु प्रप्रबृहन्तु जागतेन जागतेन बृहन्तु प्रप्रबृहन्तु जागतेन बृहन्तु जागतेन जागतेन बृहन्तु बृहन्तु जागतेन छन्दसा छन्दसा जागतेन बृहन्तु बृहन्तु जागतेन जागतेन छन्दसा जागतेन छन्दसा छन्दसा जागतेन जागतेन छन्दसा विश्वेषाम् विश्वेषाम् छन्दसा जागतेन जागतेन छन्दसा विश्वेषाम् विश्वेषाम् विश्वेषाम् छन्दसा छन्दसा विश्वेषाम् देवानाम् देवानाम् विश्वेषाम् छन्दसा छन्दसा विश्वेषाम् देवानाम् विश्वेषाम् देवानाम् देवानाम् विश्वेषाम् विश्वेषाम् देवानाम् प्रियम् प्रियम् देवानाम् विश्वेषाम् विश्वेषाम् देवानाम् प्रियम् देवानाम् प्रियम् प्रियम् देवानाम् देवानाम् प्रियम् वाथ पाथ प्रियम् देवानाम् देवानाम् प्रियम् वाथः पाथ पाथ प्रियम् प्रियम् पाथ उपोपपाथ प्रियम् प्रियम् पाथ उपाथ उपोपपाथ पाथ उपेहि ह्युपपाथ पाथ उपेहि ह्युपोपेहि मान्दासु मान्दास्वि ह्युपोपेहि मान्दासु हिमान्दासु मान्दास्वि हिमान्दासु ते ते मान्दास्वि हिमान्दासु ते मान्दासु ते ते मान्दासु मान्दासु ते शुक्र शुक्र ते मान्दासु मान्दासु ते शुक्र शुक्र शुक्र ते ते शुक्र शुक्रगो शुक्रगो शुक्र ते ते शुक्र शुक्रम् शुक्रगो शुक्रगो शुक्र शुक्र शुक्रमा शुक्रगो शुक्र शुक्र शुक्रमा शुक्रमा शुक्रगो शुक्रमा धूनोमि धूनोम्या शुक्रगो शुक्रमा धूनोमि धूनोमि धूनोम्या धूनोमि बन्दनासु बन्दनासु धूनोम्या धूनोमि बन्दनासु धूनोमि बन्दनासु बन्दनासु धूनोमि धूनोमि बन्दनासु कोतनासु कोतनासु बन्दनासु धूनोमि धूनोमि बन्दनासु कोतनासु बन्दनासु कोतनासु कोतनासु बन्दनासु बन्दनासु कोतनासु नूतनासु नूतनासु कोतनासु बन्दनासु बन्दनासु कोतनासु नूतनासु कोतनासु नूतनासु नूतनासु कोतनासु कोतनासु नूतनासु रेशीषु रेशीषु नूतनासु कोतनासु कोतनासु नूतनासु रेशीषु नूतनासु रेशीषु रेशीषु नूतनासु नूतनासु रेशीषु मेशीषु मेशीषु रेशीषु नूतनासु नूतनासु रेशीषु मेशीषु रेशीषु मेशीषु मेशीषु रेशीषु रेशीषु मेशीषु वासीषु वासीषु मेशीषु रेशीषु रेशीषु मेशीषु वासीषु मेशीषु वासीषु वासीषु मेशीषु मेशीषु वासीषु विश्वभृत्सु विश्वभृत्सु वासीषु मेशीषु मेशीषु वासीषु विश्वभृत्सु वासीषु विश्वभृत्सु विश्वभृत्सु वासीषु वासीषु विश्वभृत्सु माध्वीषु माध्वीषु विश्वभृत्सु वासीषु वासीषु विश्वभृत्सु माध्वीषु विश्वभृत्सु माध्वीषु माध्वीषु विश्वभृत्सु विश्वभृत्सु माध्वीषु गुहासु गुहासु माध्वीषु विश्वभृत्सु विश्वभृत्सु माध्वीषु गुहासु विश्वभृत्सु विश्वभृत्सु माध्वीषु गुहासु गुहासु माध्वीषु माध्वीषु गुहासु शक्वरीषु शक्वरीषु गुहासु माध्वीषु माध्वीषु गुहासु शक्वरीषु गुहासु शक्वरीषु शक्वरीषु गुहासु गुहासु शक्वरीषु शुक्रासु शुक्रासु शक्वरीषु गुहासु गुहासु शक्वरीषु शुक्रासु शक्वरीषु शुक्रासु शुक्रासु शक्वरीषु शक्वरीषु शुक्रासु ते ते शुक्रासु शक्वरीषु शक्वरीषु शुक्रासु ते शुक्रासु ते ते शुक्रासु शुक्रासु ते शुक्र शुक्र ते शुक्रासु शुक्रासु ते शुक्र शुक्र शुक्र ते ते शुक्र शुक्रगो शुक्रगो शुक्र ते ते शुक्र शुक्रम् शुक्र शुक्रगो शुक्रगो शुक्र शुक्र शुक्रमा शुक्रगो शुक्र शुक्र शुक्रमा शुक्रमा शुक्रगो शुक्रमा धूनोमि धूनोम्या शुक्रगो शुक्रमा धूनोमि धूनोमि धूनोम्या धूनोमि शुक्रगो शुक्रम् धूनोम्या धूनोमि शुक्रम् धूनोमि शुक्रगो शुक्रम् धूनोमि धूनोमि शुक्रम् ते ते शुक्रम् धूनोमि धूनोमि शुक्रम् ते शुक्रम् ते ते शुक्रगो शुक्रम् ते शुक्रेण शुक्रेण ते शुक्रगो शुक्रम् ते शुक्रेण शुक्रेण शुक्रेण ते ते शुक्रेण गृह्णामि गृह्णामि शुक्रेण ते ते शुक्रेण गृह्णामि शुक्रेण गृह्णामि गृह्णामि शुक्रेण शुक्रेण गृह्णाम्यह्नोऽह्नो गृह्णामि शुक्रेण शुक्रेण गृह्णाम्यह्नाम्यह्नोऽह्नो गृह्णामि गृह्णाम्यह्नो रूपेण रूपेणाह्नो गृह्णामि गृह्णाम्यह्नो रूपेणाह्नो रूपेण रूपेणाह्नोऽह्नो रूपेण सूर्यस्य सूर्यस्य रूपेणाह्नोऽह्नो रूपेण सूर्यस्य रूपेण सूर्यस्य सूर्यस्य रूपेण रूपेण सूर्यस्य रश्मिभिरश्मिभिः सूर्यस्य रूपेण रूपेण सूर्यस्य रश्मिभिः सूर्यस्य रश्मिभिरश्मिभिः सूर्यस्य सूर्यस्य रश्मिभिः रश्मिभिरिति रश्मिभिः अस्मिन्नस्मिन्नास्मिन् उग्रा उग्रा अस्मिन्नास्मिन् उग्रा उग्रा उग्रा अस्मिन्नस्मिन् उग्रा अजुच्यवरजुच्यवरुग्रा अस्मिन्नस्मिन् उग्रा अजुच्यवः उग्रा अजुच्यवरजुच्यवरुग्रा उग्रा अजुच्यवर्दिवो दिवो अजुच्यवरुग्रा उग्रा अजुच्यवर्दिवः अजुच्यवर्दिवो दिवो अजुच्यवरजुच्यवर्दिवो धारा धारा दिवो अजुच्यवरजुच्यवर्दिवो धारा धारा धारा दिवो दिवो धारा अषष्टदा अषष्टदा धारा दिवो दिवो धारा अषष्टदा धारा अषष्टदा अषष्टधारा धारा अषष्टदा अषष्टतेत्यषष्टदा रूपं रूपं कगुहङ्क गुहगुं रूपं वृषभस्य वृषभस्य रूपं कगुहङ्क गुहगुं रूपं वृषभस्य रूपं वृषभस्य वृषभस्य रूपकं रूपं वृषभस्य रोचते रोचते वृषभस्य रूपकं रूपं वृषभस्य रोचते रोचते रोचते वृषभस्य वृषभस्य रोचते बृहत् बृहद्रोचते वृषभस्य वृषभस्य रोचते बृहत् रोचते बृहद् बृहद्रोचते रोचते बृहत् सोम सोमो बृहद्रोचते रोचते बृहत् सोमः सोम सोम बृहत् बृहत् सोम सोमस्य सोमस्य सोमो बृहत् बृहत् सोम सोमस्य सोम सोमस्य सोमस्य सोम सोम सोमस्य पुरोगाः पुरोगाः सोमस्य सोम सोम सोमस्य पुरोगाः सोमस्य पुरोगाः पुरोगाः सोमस्य सोमस्य पुरोगाः शुक्र शुक्रः पुरोगाः सोमस्य सोमस्य पुरोगाः शुक्रः पुरोगाः शुक्र शुक्रः पुरोगाः पुरोगाः शुक्र शुक्रस्य शुक्रस्य शुक्रः पुरोगाः पुरोगाः शुक्र शुक्रस्य पुरोगाः इति पुरः गाः शुक्र शुक्रस्य शुक्रस्य शुक्र शुक्र शुक्रस्य पुरोगाः पुरोगाः शुक्रस्य शुक्र शुक्र शुक्रस्य पुरोगाः पुरोगाः पुरोगाः शुक्रस्य शुक्रस्य पुरोगाः पुरोगाः इति पुरः गाः तेजत्यत्ते सोम सोम तेजत्यत्ते सोमा सोम सोम ते ते सोमादा आभ्यमदा आभ्यगो सोमते ते सोमादा आभ्यौ सोमादा आभ्यमदा आभ्यगो सोम सोमादा आभ्यन्नामनामादा आभ्यगो सोम सोमादा आभ्यन्नामादा आभ्यन्नामनामादा आभ्यमदा आभ्यन्नामजागृविजागृविनामादा आभ्यमदा आभ्यन्नामजागृवी नामजागृविजागृविनामनामजागृवितस्मै तस्मै जागृविदस्मैतस्मैजागृविजागृविदस्मै ते ते तस्मै जागृविजागृविदस्मै ते तस्मै ते सोम सोम ते तस्मै ते सोमा ते सोम सोम ते ते सोम सोमाय सोमाय सोम ते ते सोम सोमाय सोमाय सोमाय सोम सोम सोमाय स्वाहा स्वाहा सोमाय सोम सोम सोमाय स्वाहा सोमाय स्वाहा स्वाहा सोमाय सोमाय स्वाहोषि कुशक् स्वाहा सोमाय सोमाय स्वाहोषक् स्वाहोषि कुशिक् स्वाहा स्वाहोषिक्वन्दमुषिक् स्वाहा स्वाहोषित्वम् उषिक्वन्दमुषि कुशिक्वन्देव देवत्वमुषि कुशिक्वन्देव देव देवत्वं त्वन्देव सोम सोम देवत्वं त्वन्देव सोम देव सोम सोम देव देव सोम गायत्रेण गायत्रेण सोम देव देव सोम गायत्रेण गायत्रेण गायत्रेण सोम सोम गायत्रेण छन्दसा छन्दसा गायत्रेण सोम सोम गायत्रेण छन्दसा गायत्रेण छन्दसा छन्दसा गायत्रेण गायत्रेण छन्दसाग्नेरग्नेश्छन्दसा गायत्रेण गायत्रेण छन्दसाग्नेरग्नेश्छन्दसा छन्दसाग्नेः प्रियम् प्रियमग्नेश्छन्दसा छन्दसाग्नेः प्रियम् अग्ने प्रियम् प्रियमग्नेरग्नेः प्रियम् बाधः पाधः प्रियमग्नेरग्नेः प्रियम् बाधः बाधः पाधः प्रियम् प्रियम् बाधो अप्यभिबाधः प्रियम् प्रियम् बाधो अपि बाधो अप्यभिबाधः पाधो अपि ह्यभिबाधः पाधो अपि ह्यप्यपीः वशी वशी ह्यप्यपीः वशी वशी वशीः वशी त्वं त्वं वशीः वशी त्वं त्वं त्वं वशी वशी त्वं देव देव त्वं वशी वशी त्वं देव वन्देव देवत्वं वन्देव सोम सोम देवत्वं वन्देव सोम देव सोम सोम देव देव सोमत्रैष्टुभेन त्रैष्टुभेन सोम देव देव सोमत्रैष्टुभेन सोमत्रैष्टुभेन त्रैष्टुभेन सोम सोमत्रैष्टुभेन छन्दसा छन्दसा त्रैष्टुभेन सोम सोमत्रैष्टुभेन छन्दसा त्रैष्टुभेन छन्दसा छन्दसा त्रैष्टुभेन त्रैष्टुभेन छन्दसेन्द्रस्येन्द्रस्य छन्दसा त्रैष्टुभेन त्रैष्टुभेन छन्दसेन्द्रस्य छन्दसेन्द्रस्येन्द्रस्य छन्दसा छन्दसेन्द्रस्य प्रियम् प्रियमिन्द्रस्य छन्दसा छन्दसेन्द्रस्य प्रियम् इन्द्रस्य प्रियम् प्रियमिन्द्रस्येन्द्रस्य प्रियम् बाधः पाधः प्रियमिन्द्रस्येन्द्रस्य प्रियम् बाधः प्रियम् बाधः पाधः प्रियम् प्रियम् बाधो अप्यभिबाध प्रियम् प्रियम् बाधो अपि बाधो अप्यभिबाधः पाधो अपि ह्यभिबाधः पाधो अपि ह्यप्यपि ह्यस्मत्सखास्मत्सखे ह्यप्यपि ह्यस्मत्सखास्मत्सखे ह्यस्मत्सखात्वन्दमस्मत्सखे ह्यस्मत्सखात्वम् अस्मत्सखात्मन्दमस्मत्सखास्मत्सखात्मम् देव देवत्वमस्मत्सखास्मत्सखात्मम् देवास्मत्सखेत्यस्मत् देव देवत्वं त्वं देव सोम सोम देवत्वं त्वं देव सोम देव सोम सोम देव देव सोम जागतेन जागतेन सोम देव देव सोम जागतेन सोम जागतेन जागतेन सोम सोम जागतेन छन्दसा छन्दसा जागतेन सोम सोम जागतेन छन्दसा जागतेन छन्दसा छन्दसा जागतेन जागतेन छन्दसा विश्वेषाम् विश्वेषाम् छन्दसा जागतेन जागतेन छन्दसा विश्वेषाम् छन्दसा विश्वेषाम् विश्वेषाम् छन्दसा छन्दसा विश्वेषाम् देवानाम् देवानाम् विश्वेषाम् छन्दसा छन्दसा विश्वेषाम् देवानाम् विश्वेषाम् देवानाम् देवानाम् विश्वेषाम् विश्वेषाम् देवानाम् प्रियम् प्रियम् देवानाम् विश्वेषाम् विश्वेषाम् देवानाम् प्रियम् देवानाम् प्रियम् प्रियम् देवानाम् देवानाम् प्रियम् बाधः बाधः प्रियम् देवानाम् अम् देवानाम् प्रियम् बाधः बाधः प्रियम् प्रियम् बाथो अप्यभिबाधः प्रियम् प्रियम् बाथो अपि बाथो अप्यभिबाधः पाथो अभिहि ह्यभिबाधः पाथो अपिहि ह्यप्यभिह्ये ह्यप्यभिह्यानो न एहि ह्यानः प्राणः प्राणो नः प्राणः नः प्राण प्राणो नो न प्राण ए त्वे तु प्राणो नो न प्राण एतु त्वेदु प्राणः प्राण एतु परावदः परावद एतु प्राणः प्राण एतु परावदः प्राण इति प्राणः परावद परावद एत्वेदु परावद आपरावद एत्वेदु परावद आपरावद आपरावद परावद आन्तरिक्षादन्तरिक्षादापरावद परावद आन्तरिक्षाद इति परावदः आन्तरिक्षादन्तरिक्षादान्तरिक्षाद् दिवो दिवो अन्तरिक्षादान्तरिक्षाद् दिवः दिवो दिवो अन्तरिक्षादन्तरिक्षाद्दिवस्परिपरि दिवो अन्तरिक्षादन्तरिक्षाद्दिवस्परि दिवस्परिपरि दिवो दिवस्परि पृथिव्या पृथिव्या आजुराज पृथिव्या अध्यधि पृथिव्या आजुराज पृथिव्या अधिव्या अध्यधि पृथिव्या पृथिव्या अध्यमृतमृतमधि पृथिव्या पृथिव्या अध्यमृतम् अध्यमृतमृतमध्यध्यमृतमस्यमृतमध्यध्यमृतमसि अमृतमस्यमृतमृतमसि प्राणाय प्राणायामृतमृतमसि प्राणाय प्राणाय प्राणायास्यति प्राणायत्वा त्वा प्राणायास्यति प्राणायत्वा प्राणायत्वा त्वा प्राणाय प्राणायत्वा प्राणायेति प्राणायाज्ञे मे म इन्द्राग्नि इन्द्राग्नि मे वर्चो वर्चो म इन्द्राग्नि इन्द्राग्नि मे वर्चः राग्नि इति इन्द्राग्नि मे वर्चो वर्चो मे मे वर्तः कृणुताम् कृणुताम् वर्चो मे मे वर्तः कृणुताम् कृणुताम् वर्चो वर्च कृणुताम् वर्चो वर्च कृणुताम् वर्चो वर्च कृणुताम् वर्चः कृणुताम् वर्चो वर्चः कृणुताम् कृणुताम् वर्चः सोम सोमो वर्चः कृणुताम् कृणुताम् वर्चः सोमः सोम सोमो वर्चो वर्च सोमो बृहस्पतिर्बृहस्पति सोमो वर्चो वर्च सोमो बृहस्पति सोमो बृहस्पतिर्बृहस्पति सोम सोमो बृहस्पति बृहस्पति वर्चो मे मे वर्चो वर्चो मे विश्वे विश्वे मे वर्चो वर्चो मे विश्वे विश्वे विश्वे मे मे विश्वे देवा देवा विश्वे मे मे विश्वे देवा देवा देवा विश्वे विश्वे देवा वर्चो वर्चो देवा विश्वे विश्वे देवा वर्चः देवा वर्चो वर्चो देवा देवा वर्चो मे मे वर्चो देवा देवा वर्चो मे वर्चो मे मे वर्चो वर्चो मे धत्तम् धत्तम् मे वर्चो वर्चो मे धत्तम् मे धत्तम् धत्तम् मे मे धत्तमश्विनाश्विना धत्तम् मे मे धत्तमश्विना धत्तमश्विनाश्विना धत्तम् धत्तमश्विना धन्वे वादधन्वे दधन्वे भाजद्यद्वा दधन्वे दधन्वे भाजत यदि मेञ्जद्यदि मन्वन्वीञ्जद्यदि मनो अनुवोचद्वोचदन्वनुवोचद् ब्रह्माणि ब्रह्माणि वोचदन्वनुवोचद् ब्रह्माणि ब्रह्माणि ब्रह्माणि वोचद्वोचद् ब्रह्माणि वेर्वेर्ब्रह्माणि वोचद्वोचद् ब्रह्माणि वेर् ब्रह्माणि वेर् वेर् ब्रह्माणि ब्रह्माणि वेरु वेर् ब्रह्माणि ब्रह्माणि वेरु वेरु तत् तदु तत् तत् परि विश्वानि विश्वानि परिपरि विश्वानि काव्या काव्या विश्वानि परिपरि विश्वानि काव्या काव्या काव्या विश्वानि विश्वानि काव्यानेमिर्नेमिः काव्या विश्वानि विश्वानि काव्यानेमिः काव्यानेमिर्नेमिः काव्या काव्यानेमिश्चक्रम् चक्रम् नेमिः काव्या काव्यानेमिश्चक्रम् नेमिश्चक्रम् चक्रम् नेमिर्नेमिश्चक्रमिवेव चक्रम् नेमिर्नेमिश्चक्रमिव चक्रमिवेव चक्रम् चक्रमिव भवद भवदिव चक्रम् चक्रमिव भवद अभवदित्यभवद् अपामपाम् वैव अपान्नामधेयन्नामधेयमपाम् वैव अपान्नामधेयम्गुह्यङ्गुह्यन्नामधेयमपामपान्नामधेयङ्गुह्यम्नामधेयङ्गुह्यङ्गुह्यन्नामधेयन्नामधेयङ्गुह्यं यद्यद्गुह्यन्नामधेयन्नामधेयङ्गुह्यं यत् यद्गुह्यन्नामधेयं यदाधावा आधावा यद्गुह्यङ्गुह्यं यदाधावा आधावा मान्दासु मान्दास्वाधावा आधावा मान्दासु ते ते मान्दा आस्वाधावा आधावा मान्दासु ते इत्याधावा मान्दासु ते ते मान्दासु मान्दासु ते शुक्र शुक्र ते मान्दासु मान्दासु ते शुक्र शुक्र शुक्र ते ते शुक्र शुक्र गो शुक्र गो शुक्र ते ते शुक्र शुक्रम् शुक्र शुक्र गो शुक्र गो शुक्र शुक्र शुक्र मा शुक्र गो शुक्र शुक्र मा शुक्र गो शुक्र मा धू नोमि धू नोम्या शुक्र गो शुक्र मा धू नोमि आधू नोमि धू नोम्या धू ेत्याह पाम पामहेदीत्याह पामपामहः पामेवैव पाम पामेव नाम तेजेन नाम तेजेनैव पाम पामेव नाम तेजेन नाम तेजेन नाम तेजेनैवैव नाम तेजेन गुह्येन गुह्येन नाम तेजेनैवैव नाम तेजेन गुह्येन नाम तेजेन गुह्येन गुह्येन नाम तेजेन नाम तेजेन गुह्येन दिवो दिवो गुह्येन नाम तेजेन नाम तेजेन गुह्येन दिवः ेन दिवो दिवो गुह्येन गुह्येन दिवो वृष्टिम् वृष्टिम् दिवो गुह्येन गुह्येन दिवो वृष्टिम् वृष्टिम् वाव वृष्टिम् वृष्टिमवरुन्धे रुन्धे वृष्टिम् वृष्टिमवरुन्धे रुन्धे वावरुन्धे शुक्रगो शुक्रगो रुन्धे वावरुन्धे शुक्रम् शुक्रगो रुन्धे रुन्धे शुक्रम् ते ते शुक्रगो रुन्धे रुन्धे शुक्रम् ते रुन्धे ते शुक्रगो शुक्रम् ते शुक्रेण शुक्रेण ते शुक्रगो शुक्रम् ते शुक्रेण शुक्रेण शुक्रेण ते ते शुक्रेण गृह्णामि गृह्णामि शुक्रेण ते ते शुक्रेण गृह्णामि शुक्रेण गृह्णामि गृह्णामि शुक्रेण शुक्रेण गृह्णामीति गृह्णामि शुक्रेण शुक्रेण गृह्णामीति गृह्णामीति गृह्णामि गृह्णामीत्याहेति गृह्णामि गृह्णामीत्याह आहैतदेतदाहेदीत्याहैतदाह हैतद्वैव एतदाह हैतद्वै एतद्वैव एतदेतद्वा वा अह्नो वैव अह्नो रूपगो रूपमह्नो वैव अह्नो रूपौ रूपं यद्यद्रूपगो रूपं यद्रात्रिरात्रिर्यद्रूपगो रूपं यद्रात्रिः रात्रिरात्रिर्यद्यद्रात्रिः सूर्यस्य सूर्यस्य रात्रिर्यद्यद्रात्रिः सूर्यस्य रश्मजो रश्मजः सूर्यस्य रात्रिरात्रिः सूर्यस्य रश्मजः रश्मजो वृष्ट्या वृष्ट्या रश्मजो रश्मजो वृष्ट्या ईशत ईशते वृष्ट्या रश्मजो रश्मजो वृष्ट्या ईशते ईशत ईशते वृष्ट्या वृष्ट्या ईशतेन्न ईशते वृष्ट्या वृष्ट्या ईशतेन्न ईशतेन्नोन्न ईशत ईशतेन्न एवैवान्न ईशत ईशतेन्न एव रूपेण रूपेणैवान्नोन्न एव रूपेण एव रूपेण रूपेणैवैव रूपेण सूर्यस्य सूर्यस्य रूपेणैवैव रूपेण सूर्यस्य सूर्यस्य सूर्यस्य रूपेण रूपेण सूर्यस्य रश्मिभिः रश्मिभिः सूर्यस्य रूपेण रूपेण सूर्यस्य रश्मिभिः सूर्यस्य रश्मिभिः रश्मिभिः सूर्यस्य सूर्यस्य रश्मिभिर्दिवो दिवो रश्मिभिः सूर्यस्य सूर्यस्य रश्मिभिर्दिवः दिवो दिवो रश्मिभिः रश्मिभिर्दिवो वृष्टिम् वृष्टिम् दिवो रश्मिभिः रश्मिभिर्दिवो वृष्टिम् रश्मिभिरिति रश्मिभिः वृष्टिम् वृष्टिम् दिवो दिवो वृष्टिम् च्यावयति च्यावयति वृष्टिम् दिवो दिवो वृष्टिम् च्यावयति वृष्टिम् च्यावयति च्यावयति वृष्टिम् वृष्टिम् च्यावयत्या च्यावयति वृष्टिम् वृष्टिम् च्यावयत्या च्यावयत्या च्यावयति च्यावयत्यास्मिन्नस्मिन्नास्मिन्नस्मिन्नास्मिन् उग्रा उग्रा अस्मिन्नास्मिन् उग्रा उग्रा उग्रा अस्मिन्नस्मिन् उग्रा अजुच्यवरजुच्यवरुग्रा अस्मिन्नस्मिन् उग्रा अजुच्यवः उग्रा अजुच्यवरजुच्यवरुग्रा उग्रा अजुच्य वृतीत्यजुच्यवरुग्रा उग्रा अजुच्य वृतीत्यजुच्यवृतीत्यजुच्यवरजुच्यवृत्याः हेत्यजुच्यवरजुच्यवृत्याः हेतीत्याह यथा यजुर्यथा यजुराहेतीत्याह यथा यजुः यथा यजुर्यथा यजुराः यथा यजुरेवैव यथा यजुराः यथा यजुरेवैव यथा यजुर्यथा यजुरेवैतदेतदेव यथा यजुर्यथा ृषभस्य रोचते वृषभस्य वृषभस्य रोचते बृहद् बृहद् रोचते वृषभस्य वृषभस्य रोचते बृहत् रोचते बृहद् बृहत् रोचते रोचते बृहदिति बृहत् रोचते रोचते बृहदिति बृहदिति बृहत् बृहदित्याह हेति बृहत् बृहदित्याह हैतदेतदाह हैतद्वैव एतदाह हैतद्वै एतदेतद्वास्यास्य वैव अस्य गुहङ्गगुहमस्य वैव अस्य गुहम् प्राणमात्मन् सत्ते सत्त आत्मन् प्राणम् प्राणमात्मन् आत्मन्धत्ते आननिति प्राणौ आत्मन्धत्ते तत्र आत्मन्नात्मन्धत्ते मृतमृतं आत्मन्नात्मन्धत्ते मृतम् धत्ते मृतमृतं धत्ते मृतमस्यस्य मृतं धत्ते मृतमसि मृतमस्यस्य मृतमृतमसि प्राणाय प्राणायास्य मृतमृतमसि प्राणायासि प्राणाय प्राणायास्यति प्राणाय त्वात्वा प्राणायास्यति प्राणाय त्वात्वा प्राणाय प्राणायत्वेति प्राणाय प्राणायत्वेति प्राणायेति प्राणायादित्वात्वेति हिरण्यगोहिरण्यमिति त्वात्वेति हिरण्यम् इति हिरण्यगोहिरण्यमिति हिरण्यमभ्यभिहिरण्यमिति हिरण्यमभिहिरण्यमभ्यभिहिरण्यगोहिरण्यमभिव्यभिहिरण्यगोहिरण्यमभिव्याभ्यनित्यनि दिव्या अभ्यभिव्यनिति नित्यनि दिव्यनित्यमृतम् अमृतमनि दिव्यनित्यमृतम् अनित्यमृतम् अमृतमनित्यनित्यमृतम् वैव अमृतमनित्यनित्यमृतम् वै अमृतमृतम् वै हिरण्यगोहिरण्यम् अमृतमृतम् वै हिरण्यम् वै हिरण्यगोहिरण्यम् वै हिरण्यमाजुराजुर्हिरण्यम् वै हिरण्यमायुः हिरण्यमाजुराजुर्हिरण्यगोहिरण्यमायुः प्राणः प्राणः आजुराजु प्राणो मृतेन अमृतेन प्राण आजुराजु प्राणो मृतेन मृतेन प्राणः प्राणो मृतेनैवैव मृतेन प्राणः प्राणो मृतेनैव प्राण इति प्राणः नैवैव मृतेनामृतेनैवायुराजुरेवामृतेनामृतेनैवायुः एवाजुराजुरेवैवाजुरात्मन्नात्मन्नाजुरेवैवाजुरात्मन्नाजुरात्मन्नाजुराजुरात्मन् धत्ते दत्त आत्मन्नाजुराजुरात्मन् धत्ते आत्मन् धत्ते दत्त आत्मन्नात्मन् धत्ते शतमानगुण शतमानम् धत्त आत्मन्नात्मन् धत्ते शतमानम् ते शतमानगो शतमानम् धत्ते शतमानम् भवति भवति शतमानम् धत्ते शतमानम् भवति शतमानम् भवति भवति शतमानगो शतमानम् भवति शताजुश्शताजुर्भवति शतमानगो शतमानम् भवति शतायुः शतमानमिति शतामानम् भवति शताजुश्शताजुर्भवति भवति शताजुः पुरुषः पुरुषः शताजुर्भवति भवति शताजुः पुरुषः पुरुषः पुरुषः शताजुश्शताजुः पुरुषश्चतेन्द्रियश्चतेन्द्रियः पुरुषः शताजुश्शताजुः पुरुषश्चतेन्द्रियः शताजुरिति शतायुः पुरुषश्चतेन्द्रियश्चतेन्द्रियः पुरुषः पुरुषश्चतेन्द्रिय आयुष्यायुषि शतेन्द्रियः पुरुषः पुरुषश्चतेन्द्रिय आयुषि शतेन्द्रिय आयुष्यायुषि शतेन्द्रियश्चतेन्द्रिय आयुष्केवैवायुषि शतेन्द्रियश्चतेन्द्रिय आयुष्येव शतेन्द्रिय इति शत इन्द्रियः आयुष्येवैवायुष्यायुष्येवेन्द्रिय इन्द्रिय एवायुष्यायुष्येवेन्द्रिये इन्द्रिय एवैवेन्द्रिये प्रतिप्रति इन्द्रिय एवैवेन्द्रिये प्रति इन्द्रिये प्रतिप्रति इन्द्रिय इन्द्रिये प्रतिष्ठति तिष्ठति प्रति इन्द्रिय इन्द्रिये प्रतिष्ठति तिष्ठति तिष्ठति प्रतिप्रतिष्ठत्यवोपस्तिष्ठति प्रतिप्रतिष्ठत्यवोपस्तिष्ठति तिष्ठत्यव उपोपापस्तिष्ठति तिष्ठत्यवोपा उपोपापोप उपस्पृशति स्पृशत्युपापोप उपस्पृशति उपस्पृशति स्पृशत्युपोपस्पृशति भेषजं भेषजग्स्पृशत्युपोपस्पृशति भेषजं स्पृशति भेषजं भेषजग्स्पृशति स्पृशति भेषजं वै वै भेषजग्स्पृशति स्पृशति भेषजं वै भेषजं वै वै भेषजं भेषजं वा आप आपो वै भेषजं भेषजं वा आपः आपो वै वा आपो भेषजं भेषजमापो वै वा आपो भेषजम् आमो भेषजं भेषजमाप आपो भेषजमेवैव भेषजमाप आपो भेषजमेव भेषजमेवैव भेषजं भेषजमेव कृते कुरुत एव भेषजं भेषजमेव कृते एव कुरुते कुरुत एवैव कुरुते इति कुरुते बाजुरस्य बाजुर्बाजुरसि प्राणः प्राणोऽसि बाजुर्बाजुरसि प्राणः प्राणः प्राणोऽस्ति प्राणो नाम नाम प्राणोऽस्ति प्राणो नाम प्राणो नाम नाम प्राण प्राणो नाम सवितुः सवितुम् नाम प्राण प्राणो नाम सवितुः नाम सवितुः सवितुम् नाम नाम सवितुराधिपत्य आधिपत्ये सवितुम् नाम नाम सवितुराधिपत्ये आधिपत्याधिपत्ये सवितुः सवितुराधिपत्ये पानम पानमाधिपत्ये सवितुः सवितुराधिपत्ये पानम आधिपत्ये पानम पानमाधिपत्य आधिपत्ये पानम् मे मे पानमाधिपत्य आधिपत्ये पानम् मे आधिपत्य इत्याधि पानम् मे मे पानम पानम् मे दादा मे पानम पानम् मे दा मे दादा मे मेधाश्चक्षुश्चक्षुर्दा मे मेधाश्चक्षुश्चक्षुर्दाश्चक्षुरस्ति चक्षुर्दाश्चक्षुरसि चक्षुरस्य श्रोत्रग्श्रोत्रमसि चक्षुश्चक्षुरसि श्रोत्रम् श्रोत्रग्श्रोत्रमस्ति श्रोत्रम् नाम नाम श्रोत्रमस्ति श्रोत्रम् नाम श्रोत्रम् नाम नाम श्रोत्रग्श्रोत्रम् नाम नाम श्रोत्रग्निश्रोत्रन्नाम धातुः नाम धातुर्धातुर्नाम नाम धातुराधिपत्य आधिपत्ये धातुर्नाम नाम धातुराधिपत्ये धातुराधिपत्य आधिपत्ये धातुर्धातुराधिपत्य आयुराजुराधिपत्ये धातुर्धातुराधिपत्य आयुः आधिपत्य आयुराजुराधिपत्य आधिपत्य आयुर्मेम आयुराधिपत्य आधिपत्य आयुर्मे आधिपत्य इत्याधिपत्ये आयुर्मेम आयुरायुर्मे दादाम आयुरायुर्मेदा मे मेधा रूपको रूपं दामे मेधा रूपम् रूपको रूपं दादा रूपमस्ति रूपं दादा रूपमसि रूपमस्य च रूपको रूपमसि वर्णो वर्णोऽसि रूपको रूपमसि वर्णः वर्णो वर्णोऽस्ति वर्णो नाम नाम वर्णोऽस्ति वर्णो नाम वर्णो नाम नाम वर्णो वर्णो नाम बृहस्पते बृहस्पतेर्नाम वर्णो वर्णो नाम बृहस्पते नाम बृहस्पते बृहस्पतेर्नाम नाम बृहस्पतेराधिपत्य आधिपत्ये बृहस्पतेर्नाम नाम बृहस्पतेराधिपत्ये बृहस्पतेराधिपत्य आधिपत्ये बृहस्पतेर्बृहस्पतेराधिपत्ये प्रजां प्रजामाधिपत्ये बृहस्पतेर्बृहस्पतेराधिपत्ये प्रजाधिपत्ये प्रजां प्रजामाधिपत्य आधिपत्ये प्रजां मे मे प्रजामाधिपत्य आधिपत्ये प्रजां मे आधिपत्य इत्याधिपत्ये मे मे प्रजां प्रजां मे दादा मे प्रजां प्रजां मे दा प्रजामिति प्राजा मे दादा मे मे दा अर्धमृतं दा मे मे दा अर्धम् अर्धमृतं दादा अर्धमस्य स्युर्धं दादा अर्धमसि स्युर्धमृतमसि सत्यगो सत्यम स्युर्धमृतमसि सत्यम् असि सत्यगो सत्यमस्यसि सत्यन्नाम नाम सत्यमस्यसि सत्यन्नाम सत्यन्नाम नाम सत्यगो सत्यन्नामेन्द्रस्येन्द्रस्य नाम सत्यगो सत्यन्नामेन्द्रस्य नामेन्द्रस्येन्द्रस्य नाम नामेन्द्रस्याधिपत्य आधिपत्य इन्द्रस्य नाम नामेन्द्रस्याधिपत्ये इन्द्रस्याधिपत्य आधिपत्य इन्द्रस्येन्द्रस्याधिपत्ये क्षत्रं क्षत्रमाधिपत्य इन्द्रस्येन्द्रस्याधिपत्ये क्षत्रम् आधिपत्ये क्षत्रं क्षत्रमाधिपत्य आधिपत्ये क्षत्रं मे मे क्षत्रमाधिपत्य आधिपत्ये क्षत्रं मे आधिपत्य इत्याधिपत्ये क्षत्रं मे मे क्षत्रं क्षत्रं मे दादा मे क्षत्रं क्षत्रं मे दाः दादा मे मे दा भूतं भूतं दा मे मे दा भूतं भूतं भूतं दादा भूतमस्यति भूतं दादा भूतमसि भूतमस्यसि भूतं भूतमसि भव्यं भव्यमसि भूतं भूतमसि भव्यम् असि भव्यं भव्यमस्यति भव्यन्नाम नाम भव्यमस्यति भव्यन्नाम भव्यन्नाम नाम भव्यं भव्यन्नाम पितृणां पितृणान्नाम भव्यं भव्यन्नाम पितृणां नाम पितृणां पितृणान्नाम नाम पितृणामाधिपत्य आधिपत्ये पितृणान्नाम नाम पितृणामाधिपत्ये पितृणामाधिपत्य आधिपत्ये पितृणां पितृणामाधिपत्ये पाम पामाधिपत्ये पितृणां पितृणामाधिपत्ये आधिपत्ये पाम पामाधिपत्य आधिपत्ये पामोषधीनामोषधीनाम पामाधिपत्य आधिपत्ये पामोषधीना आधिपत्य इत्याधिपत्ये पामोषधीनामोषधीनाम पामपामोषधीनां गर्भं गर्भमोषधीनाम पामपामोषधीनां गर्भम् ओषधीनां गर्भं गर्भमोषधीनामोषधीनां गर्भं धाधा गर्भमोषधीनामोषधीनां गर्भं धा गर्भं धाधा गर्भं गर्भं धा अर्धस्यर्थस्य धा गर्भं गर्भं धा अर्धस्य अर्धस्यर्थस्य धाधा अर्धस्यत्वात्वर्थस्य धाधा अर्धस्यत्वार्थस्यर्थस्य त्वा व्योमने व्योमने त्वर्थस्यर्थस्य त्वा व्योमने व्योमने व्योमने त्वा त्वा व्योमन अर्धस्यर्थस्य व्योमने त्वा त्वा व्योमन अर्धस्य व्योमन अर्धस्यर्थस्य व्योमने व्योमन अर्धस्यत्वात्वर्थस्य व्योमने व्योमन अर्धस्य त्वा व्योमन इति वि ओमने अर्धस्यत्वात्वर्थस्य त्वा विभोमने विभोमने त्वर्थस्यर्थस्य त्वा विभोमने विभोमने विभोमने त्वा त्वा विभोमन अर्धस्यर्थस्य विभोमने त्वा त्वा विभोमन अर्धस्य विभोमन अर्धस्यर्थस्य विभोमने विभोमन अर्धस्य त्वात्वर्थस्य विभोमने विभोमन अर्धस्य विभोमन इति वि भोमने अर्धस्यत्वात्वर्थस्यर्थस्य त्वा विधर्मणे विधर्मणे त्वर्थस्यर्थस्य त्वा विधर्मणे विधर्मणे विधर्मणे त्वा त्वा विधर्मण अर्धस्यर्थस्य विधर्मणे त्वा त्वा विधर्मण अर्धस्य विधर्मण अर्धस्यर्थस्य विधर्मणे विधर्मण अर्धस्य त्वात्वर्थस्य विधर्मणे विधर्मण अर्धस्य विधर्मण इति वि धर्मणे अर्धस्य त्वात्वर्थस्यर्थस्य त्वा सत्याज सत्याज त्वर्थस्यर्थस्य त्वा सत्याज सत्याज सत्याज त्वात्वा सत्याजर्थस्यर्थस्य सत्याज त्वात्वा सत्याजर्थस्य सत्याजर्थस्यर्थस्य सत्याज सत्याजर्थस्य त्वात्वर्थस्य सत्याज सत्याजर्थस्य त्वात्वर्थस्यर्थस्य त्वा ज्योतिषे ज्योतिषे त्वर्थस्यर्थस्य त्वा ज्योतिषे ज्योतिषे ज्योतिषे त्वात्वा ज्योतिषे प्रजापति प्रजापतिर्ज्योतिषे त्वात्वा ज्योतिषे प्रजापतिः ज्योतिषे प्रजापतिः प्रजापतिर्ज्योतिषे ज्योतिषे प्रजा प्रजापतिर्विराजम् विराजम् प्रजापतिर्ज्योतिषे ज्योतिषे प्रजापतिर्विराजम् प्रजापतिर्विराजम् विराजम् प्रजापतिः प्रजापतिर्विराजमपश्यदपश्यद्विराजम् प्रजापतिः प्रजापतिर्विराजमपश्यत् प्रजापतिः विराजमपश्यदपश्यद्विराजम् विराजमपश्यत्त जातया पश्यद्विराजम् विराजमपश्यत्त जातया पश्यदपश्यत्तया भूतम् भूतम् तया पश्यदपश्यत्तया भूतम् भूतम् च भूतम् भूतम् च भव्यम् भव्यम् च भूतम् भूतम् च भव्यम् भव्यम् च भव्यम् भव्यम् चासृजता सृजत च भव्यम् भव्यम् चासृजतासृजतामसृजता सृजततामृषिभ्य ऋषिभ्यस्तामसृजता श्रोत्रम् नाम श्रोत्रम् नाम श्रोत्रम् नाम श्रोत्रज्ञ श्रोत्रम् नामेतीति नाम श्रोत्रघ्नश्रोत्रन्नामेति नामेतीति नाम नामेत्याहाहेति नाम नामेत्याहाहेतीत्याहाजुराजुराहेतीत्याहाजुः आहाजुराजुराहाहाजुरे वैवाजुराहाहाजुरे वाजुरेवैवाजुराजुरे वा वैवाजुराजुरे वा वृन्धे रुन्धे वावरुन्धे रूपगो रूपगो रुन्धे वावरुन्धे रूपौ रूपगो रूपगो रुन्धे रुन्धे रूपमस्यसि रूपगो रुन्धे रुन्धे रूपमसि रूपमस्यसि रूपगो रूपमसि वर्णो वर्णोऽसि रूपगो रूपमसि वर्णः शिवन्नो वर्णोऽस्ति शिवन्नो नाम नाम वर्णोऽस्ति शिवन्नो नाम वर्णो नाम नाम वर्णो वर्णो नामेतीति नाम वर्णो वर्णो नामेति नामेतीति नाम नामेत्याहाहेति नाम नामेत्याहाहेतीत्याह प्रजाम् प्रजामाहेदीत्याह प्रजाम् प्रजामाः प्रजामेवैव प्रजामाः प्रजामेव प्रजामेवैव प्रजाम् प्रजामेव वा वैव प्रजाम् प्रजामेव वा प्रजामिति प्राजा वै वैव वरुन्धे रुन्धे वै वैव वरुन्धे रुन्धे वावरुन्ध अर्धमृतगो रुन्धे वावरुन्ध अर्धम् रुन्ध अर्धमृतगो रुन्धे रुन्ध अर्धमस्य स्युरतगो रुन्धे रुन्ध अर्धमसि अर्धमस्य स्युरतमृतमसि सत्यगो सत्यमस्युरतमृतमसि सत्यम् असि सत्यगो सत्यमस्यसि सत्यम् नाम नाम सत्यमस्यसि सत्यम् नाम सत्यम् नाम नाम सत्यगो सत्यम् नामेतीति नाम सत्यगो सत्यम् नामेति नामेतीति नाम नामेत्याहाहेति नाम नामेत्याहाहेदीत्याह क्षत्रम् क्षत्रमाहेदीत्याह क्षत्रम् आह क्षत्रम् क्षत्रमाहाः क्षत्रमेवैव क्षत्रमाहाः क्षत्रमेव क्षत्रमेवैव क्षत्रम् क्षत्रमेव वा वैव क्षत्रम् क्षत्रमेव वा वा वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे रुन्धे रुन्धे वावरुन्धे भूतम् भूतगो रुन्धे वावरुन्धे भूतम् रुन्धे भूतम् भूतगो रुन्धे रुन्धे भूतमस्यसि भूतगो रुन्धे रुन्धे भूतमसि भूतमस्यसि भूतम् भूतमसि भव्यम् भव्यमसि भूतम् भूतमसि भव्यम् असि भव्यम् भव्यमस्यति भव्यम् नाम नाम भव्यमस्यति भव्यम् नाम भव्यन्नाम नाम भव्यम् भव्यन्नामेतीति नाम भव्यम् भव्यन्नामेति नामेतीति नाम नामेत्याहाहेति नाम नामेत्याहाहेदीत्याह पशव आहेदीत्याह पशवः पशव पशव आहाः पशवो वै वै पशव आहाः पशवो वै पशवो वै वै पशवः पशवो वा अपामपाम् वै पशवः पशवो वा अपा अपामपाम् वै वा अपामोषधीनामोषधीनामपाम् वै वा अपामोषधीनामोषधीनामपामपामोषधीनाङ्गर्भोगर्भोषधीनामपामपामोषधीनाङ्गर्भः पशून् पशून् गर्भोगर्भः पशूनेवैव पशून् गर्भोगर्भः पशूनेव पशूनेवैव पशून् पशूनेवा वा वैव पशून् पशूनेवा वा वैव पशून् पशूनेवा वा एतावदेतावद् रुन्धे वाव रुन्ध ृतस्य जयति जयत्युर्दस्य त्वात् वर्तस्य जयति जयत्युर्दस्य त्वात् वर्तस्य त्वर्तस्य त्वा विभूमने विभूमने त्वर्तस्यर्थस्य त्वा विभूमने विभूमने विभूमने त्वा विभूमन इति विभूमने त्वा विभूमन इति विभूमन इति विभूमने विभूमन इत्याह हेति विभूमने विभूमन इत्याह विभूमन इति विभूमने हेदीत्याहान्तरिक्षमन्तरिक्षमाहेदीत्याहान्तरिक्षम् आहान्तरिक्षमन्तरिक्षमाहान्तरिक्षम् वैवा अन्तरिक्षमाहान्तरिक्षम् वै अन्तरिक्षम् वैवा अन्तरिक्षमन्तरिक्षम् वा अर्धस्यर्थस्य वा अन्तरिक्षमन्तरिक्षम् वा अर्धस्यर्थस्य वैवा अर्धस्य विभूम विभूमर्थस्य वैवा अर्धस्य विभूमस्य विभूम विभूमर्थस्यर्थस्य विभूमान्तरिक्षमन्तरिक्षम् विभूमर्थस्यर्थस्य विभूमान्तरिक्षम् विभूमान्तरिक्षमन्तरिक्षम् विभूम विभूमान्तरिक्षमेवैवान्तरिक्षम् विभूम विभूमान्तरिक्षमेव अन्तरिक्षमेवैवान्तरिक्षमन्तरिक्षमेवाभ्यैवान्तरिक्षमन्तरिक्षमेवाभिजयति जयत्यभ्य विजयत्युर्दस्य जयत्युर्दस्यर्थस्य जयति जयत्युर्दस्य त्वात्वर्थस्य जयति जयत्युर्दस्य त्वात्वर्थस्यर्थस्य त्वा विधर्मणे विधर्मणे त्वर्थस्यर्थस्य त्वा विधर्मणे विधर्मणे विधर्मणे त्वाविधर्मण इति विधर्मणे त्वाविधर्मण इति विधर्मण इति विधर्मणे विधर्मण इत्याह हेति विधर्मणे विधर्मण इत्याह विधर्मण इति विधर्मणे हेतीत्याहद्यौर्द्यौराहेतीत्याहद्यौर्द्यौराः हत्योर्वै वैद्यौराः हत्योर्वैर्वै वैद्योर्द्योर्वा अर्धस्यर्थस्य वैद्यौर्द्यौर्वा अर्धस्य अर्धस्यर्थस्य वैवा अर्धस्य विधर्मविधर्मर्थस्य वैवा अर्धस्य विधर्मस्य विधर्म विधर्मर्थस्यर्थस्य विधर्मदिबन्दिवं विधर्मर्थस्यर्थस्य विधर्मदिवं विधर्मदिबन्दिवं विधर्मविधर्मदिवमेवैव धर्मेति वि धर्मामेवैव दिवन्दिवमेवाभ्याभ्येव दिवन्दिवमेवाभिवाभ्यैवैवाभिजयति जयत्यभ्यैवैवाभिजयति अभिजयति जयत्यभ्यभिजयत्युर्दस्यर्थस्य जयत्यभ्यभिजयत्युर्दस्य जयत्युर्दस्यर्थस्य जयति जयत्युर्दस्य त्वात्वर्थस्य जयति जयत्युर्दस्य त्वात्वर्थस्यर्थस्य त्वा सत्याय सत्याय त्वर्थस्यर्थस्य त्वा सत्याय सत्याय सत्याय त्वात्वा सत्यायेतीति सत्याय त्वात्वा सत्यायेति सत्यायेतीति सत्याय सत्यायेत्याह हेति सत्याय सत्यायेत्याह इत्याह हेतीत्याह दिशो दिश आहेतीत्याह दिशः दिशो दिश आह हदिशो वै वै दिश आह हदिशो वै दिशो वै वै दिशो दिशो वा अर्धस्यर्थस्य वै दिशो दिशो वा अर्धस्य अर्धस्यर्थस्य वै वा अर्धस्य सत्यगो सत्यमृतस्य वै वा अर्धस्य सत्यम् अर्धस्य सत्यगो सत्यमृतस्यर्थस्य सत्यम् दिशो दिश सत्यमृतस्यर्थस्य सत्यम् दिशः सत्यम् दिशो दिश सत्यगो सत्यम् दिश एवैव दिश सत्यगो सत्यम् दिश एव दिश एवैव दिशो दिश एवाभ्याभ्येव दिशो दिश एवाभिभ्यैवैवाभिजयति जयत्यभ्यैवैवाभिजयति अभिजयति जयत्यभ्यभिजयत्युर्दस्यर्थस्य जयत्यभ्यभिजयत्युर्दस्य जयत्युर्दस्यर्थस्य जयति जयत्युर्दस्य त्वात्वर्थस्य जयति जयत्युर्दस्य त्वात्वर्थस्यर्थस्य त्वा ज्योतिषे ज्योतिषे त्वर्थस्यर्थस्य त्वा ज्योतिषे ज्योतिषे ज्योतिषे त्वाज्योतिष इति ज्योतिषे त्वाज्योतिष इति ज्योतिष इति ज्योतिषे ज्योतिष इत्याह हेदि ज्योतिषे ज्योतिष इत्याह हेदीत्याह सुवर्गः सुवर्ग आहेदीत्याह सुवर्गः सुवर्गः सुवर्ग आह सुवर्गो वै वै सुवर्ग आह सुवर्गो वै सुवर्गो वै वै सुवर्गः सुवर्गो वै लोको लोको वै सुवर्गः सुवर्गो वै लोकः सुवर्ग इति सुवर्गः लोको लोको वै वै लोक अर्धस्यर्थस्य लोको वै वै लोक अर्धस्य लोक अर्धस्यर्थस्य लोको लोक अर्धस्य ज्योतिर्ज्योतिरुदस्य लोको लोक अर्धस्य ज्योतिः अर्धस्य ज्योतिर्ज्योतिरुदस्यर्थस्य ज्योतिस्सुवर्गो सुवर्गम् ज्योतिरुदस्यर्थस्य ज्योतिस्सुवर्गम् ज्योतिस्सुवर्गो सुवर्गम् ज्योतिर्ज्योतिस्सुवर्गमेवैव सुवर्गम् ज्योतिर्ज्योतिस्सुवर्गमेव सुवर्गमेवैव सुवर्गो सुवर्गमेव लोकम् लोकमेव सुवर्गो सुवर्गमेव लोकम् सुवर्गमिति एव लोकम् लोकमेवैव लोकमभ्यभिलोकमेवैव लोकमभि लोकमभ्यभिलोकम् लोकमभि अभिजयति जयत्यभि लोकम् लोकमभिजयति अभिजयति जयत्यभ्यभिजयत्येतावन्त एतावन्तो जयत्यभ्यभिजयत्येतावन्तः एत्येतावन्त एतावन्तो जयति जयत्येतावन्तो वै वा एतावन्तो जयति जयत्येतावन्तो वै एतावन्तो वै वा एतावन्त एतावन्तो वै देवलोका देवलोका वा एतावन्त एतावन्तो वै देवलोका वै देवलोका देवलोका वै वै देवलोकास्तागुस्तान् देवलोका वै वै देवलोकास्तागुस्तान् देवलोका देवलोकास्ताने वैवदान् देवलोका देवलोकास्ताने वा देवलोका इति देवा लोकाने वैवदागुस्ताने वाभ्येवदागुस्ताने वाभिवाभ्या अभ्ये वैवाभिजयति जयत्यभ्ये वैवाभिजयति अभिजयति जयत्यभ्यभिजयति दश दश जयत्यभ्यभिजयति दश दश दश जयति जयति दश सको सन्दश जयति जयति दश सन्दशसको सन्दश दश सम्पद्यन्ते पद्यन्ते सन्दश दश सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सको सम्पद्यन्ते दश अक्षरा दश अक्षरा पद्यन्ते सको सम्पद्यन्ते दश अक्षरान्ते दश अक्षरा दश अक्षरा पद्यन्ते पद्यन्ते दश अक्षरा विराट् विराट् दश अक्षरा पद्यन्ते पद्यन्ते दश अक्षरा विराट् दश अक्षरा विराट् विराट् दश अक्षरा दश अक्षरा विराणन्नमन्नम् विराट् दश अक्षरा दश अक्षरा विराणन्नौ दश अक्षरे दिदश अक्षरा विराणन्नमन्नम् विराट् विराणन्नम् विराट् विराणन्नम् विराट् विराणन्नम् विराट् विराणन्नम् विराट् विराणन्नमन्नम् विराट् विराजि विराजि विराणन्नमन्नम् विराट् विराजि विराट् विराजि विराजि विराट् विराट् विराज्येवैव विराजि विराट् विराट् विराज्येव विराडिति वीराणाज्येवैव विराजि विराज्येवान्नाद्येन्नाद्य एव विराजि विराज्येवान्नाद्ये विराजेति वीराजेवान्नाद्येन्नाद्य एवैवान्नाद्ये प्रतिप्रत्यन्नाद्य एवैवान्नाद्ये प्रति अन्नाद्ये प्रतिप्रत्यन्नाद्येन्नाद्ये प्रतिष्ठति तिष्ठति प्रत्यन्नाद्येन्नाद्ये प्रतिष्ठति इत्यन्नाद्ये प्रतिष्ठति तिष्ठति प्रतिप्रतिष्ठते तिष्ठतीति तिष्ठति देवा वै वै देवा देवा वै यद्यद्वै देवा देवा वै यत् यद्वै वै यद्यज्ञेन यज्ञेन यद्वै वै यद्यज्ञेन यज्ञेन यज्ञेन यद्यद्यज्ञेन न यज्ञेन यद्यद्यज्ञेन न यज्ञेन यज्ञेन नावारुन्धता वारुन्धतन यज्ञेन यज्ञेन नावारुन्धता नावारुन्धता वारुन्धतन नावारुन्धतत्तदवारुन्धतन नावारुन्धतत वारुन्धतदत्तदवारुन्धता वारुन्धतदत्परेश्वरैस्तदवारुन्धता वारुन्धतदत्परैः अवारुन्धतेत्यवा अरुन्धता परैरवापरैस्तत्तत्परैरवापरैश्वरैरवारुन्धता वपरैश्वरैरवारुन्धतारुन्धता वारुन्धतारुन्धता वा वारुन्धतदत्तदरुन्धता वा वारुन्धतदरुन्धतारुन्धतदत्पराणाम् पराणाम् तदरुन्धतारुन्धतदत्पराणाम् परत्वम् परत्वम् पराणाम् पराणाम् परत्वम् यद्यत्परत्वम् पराणाम् पराणाम् परत्वम् यत् परत्वम् यद्यत्परत्वम् परत्वम् यत्परे परे यत्परत्वम् परत्वम् यत्परे परत्वमिति परात्वम् परे यद्यत्परे गृह्यन्ते गृह्यन्ते परे यद्यत्परे गृह्यन्ते परे गृह्यन्ते गृह्यन्ते परे परे गृह्यन्ते यद्यद्गृह्यन्ते परे परे गृह्यन्ते यत् गृह्यन्ते यद्यद्गृह्यन्ते गृह्यन्ते यदेवैव यद्गृह्यन्ते गृह्यन्ते यदेवैव यद्यदेव यज्ञेन यज्ञेनैव यद्यदेव यज्ञेन यज्ञेन यज्ञेनैवैव यज्ञेन न यज्ञेनैवैव यज्ञेन न यज्ञेन न यज्ञेन यज्ञेन नावरुन्धे वरुन्धेन यज्ञेन यज्ञेन नावरुन्धे नावरुन्धे वरुन्धेन नावरुन्धे तस्य तस्यावरुन्धेन नावरुन्धे तस्यावरुन्धे तस्य तस्यावरुन्धे वरुन्धे तस्यावरुध्या अवरुध्ये तस्यावरुन्धे वरुन्धे तस्यावरुध्ये अवरुन्धैत्यवारुन्धे तस्यावरुध्या अवरुध्ये तस्य तस्यावरुध्यैयमवरुध्यैतस्य तस्यावरुध्येयम् अवरुध्येयमवरुध्यावरुध्येयम् प्रथमम् प्रथमय्यमवरुध्यावरुध्येयम् प्रथमम् अवरुध्या इत्यवारुध्येयम् प्रथमम् प्रथमय्यञ्जम् प्रथमम् गृह्णाति गृह्णाति प्रथमय्यञ्जम् प्रथमम् गृह्णाति प्रथमम् गृह्णाति गृह्णाति प्रथमम् प्रथमम् गृह्णातीममिमम् गृह्णाति प्रथमम् प्रथमम् गृह्णातीमम् गृह्णातीममि इमम् गृह्णाति गृह्णातीममेवैवेमम् गृह्णाति गृह्णातीममेव वैवेममिममेव तेन तेनैवेममिममेव तेन तेन तेनैवैव तेन लोकम् लोकम् तेनैवैव तेन लोकम् तेन लोकम् लोकम् तेन तेन लोकमभ्यभिलोकम् तेन तेन लोकमभि लोकमभ्यभिलोकम् लोकमभिजयति जयत्यभिलोकम् लोकमभिजयति अभिजयति जयत्यभ्यभिजयति यञ्जयत्यभ्यभिजयति यञ्जयति जयति यन् द्वितीयम् द्वितीयम् यञ्जयति जयति यन् द्वितीयम् यन् द्वितीयम् द्वितीयम् यञ्जयम् द्वितीयमन्तरिक्षमन्तरिक्षम् द्वितीयञ्जयम् द्वितीयमन्तरिक्षम् द्वितीयमन्तरिक्षमन्तरिक्षम् द्वितीयम् द्वितीयमन्तरिक्षम् तेन तेनान्तरिक्षम् द्वितीयम् द्वितीयमन्तरिक्षम् तेनान्तरिक्षम् तेन तेनान्तरिक्षमन्तरिक्षम् तेन यञ्जम् तेनान्तरिक्षमन्तरिक्षम् तेन यौ तेन यञ्जम् तेन तेन यन् तृतीयम् तृतीयम् यन् तेन तेन यन् तृतीयम् यन् तृतीयम् तृतीयञ्जम् यन् तृतीयममु ममम् तृतीयञ्जम् यन् तृतीयममु तृतीयममुमम् तृतीयम् तृतीयममुमेवैवामम् तृतीयम् तृतीयममुमेवामुमेवैवामुममुमेव तेन तेनैवामुममुमेव तेन तेनैवैव तेन लोकम् लोकम् तेनैवैव तेन लोकम् तेन लोकम् लोकम् तेन तेन लोकमभ्यभिलोकम् तेन तेन लोकमभि लोकमभ्यभिलोकम् लोकमभिजयति जयत्यभिलोकम् लोकमभिजयति अभिजयति जयत्यभ्यभिजयति यद्यज्जयत्यभ्यभिजयति यत् यद्यज्जयति जयति यदेत एते यज्जयति जयति यदेते एते यद्यदेते गृह्यन्ते गृह्यन्त एते यद्यदेते गृह्यन्ते गृह्यन्ते गृह्यन्त एत एते गृह्यन्त एषामेषाम् गृह्यन्त एत एते गृह्यन्त एषा गृह्यन्त एषामेषाम् गृह्यन्ते गृह्यन्त एषाम् लोकानाम् लोकानामेषाम् गृह्यन्ते गृह्यन्त एषाम् लोकानाम् लोकानाम् लोकानामेषामेषाम् लोकानामभिजित्या अभिजित्यै लोकानामेषामेषाम् लोकानामभिजित्यै लोकानामभिजित्या अभिजित्यै लोकानाम् लोकानामभिजित्या उत्तरेषु उत्तरेषु अभिजित्यै लोकानाम् लोकानामभिजित्या उत्तरेषु अभिजित्या उत्तरेषु उत्तरेष्वभिजित्या अभिजित्या उत्तरेष्वस्वस्सु उत्तरेष्वभिजित्या अभिजित्या उत्तरेष्वस्सु अभिजित्यास्वस्सु उत्तरेषु उत्तरेष्वः स्वमुतो मुदोहस्सु उत्तरेषु उत्तरेष्वः स्वमुत उत्तरेष्वेत्यतो स्वमुतो मुदोहस्व स्वमुतोर्वाञ्चोर्वाञ्चो मुदोहस्व स्वमुतोर्वाञ्चः हस्वेत्यः मुदोर्वाञ्चोर्वाञ्चो मुतो मुदोर्वाञ्चो गृह्यन्ते गृह्यन्तेर्वाञ्चो मुतो मुदोर्वाञ्चो गृह्यन्ते अर्वाञ्चो गृह्यन्ते गृह्यन्तेर्वाञ्चोर्वाञ्चो गृह्यन्ते भजित्या भजित्य गृह्यन्तेर्वाञ्चोर्वाञ्चो गृह्यन्ते भजित्या गृह्यन्ते भजित्या भजित्य गृह्यन्ते गृह्यन्ते भजित्यैवैवाभिजित्य गृह्यन्ते गृह्यन्ते भजित्यैवाभिजित्यैवैवा भजित्या भजित्यैवे मानि मानेवा भजित्या भजित्यैवे मान्येत्यभिजित्यैवे मानि मानेवैवे मान् लोकान् लोकानि मानेवैवे मान् लोकान् लोकान् लोकानि मानि मान् लोकान् पुनः पुनर्लोकानि मानि मान् लोकान् पुनः लोकान् पुनः पुनर्लोकान् लोकान् पुनरिममिमम् पुनर्लोकान् लोकान् पुनरिमौ पुनरिममिमम् पुनः पुनरिमम् लोकम् लोकमिमम् पुनः पुनरिमम् लोकम् इमम् लोकम् लोकमिममिमम् लोकम् प्रत्यवरोहन्ति प्रत्यवरोहन्ति लोकमिममिमम् लोकम् प्रत्यवरोहन्ति प्रत्यवरोहन्ति प्रत्यवरोहन्ति लोकम् लोकम् प्रत्यवरोहन्ति यद्यत् प्रत्यवरोहन्ति लोकम् लोकम् प्रत्यवरोहन्ति यत् प्रत्यवरोहन्ति यद्यत् प्रत्यवरोहन्ति प्रत्यवरोहन्ति यत् पूर्वेषु पूर्वेषु यत् प्रत्यवरोहन्ति प्रत्यवरोहन्ति यत् पूर्वेषु प्रत्यवरोहन्तीति प्रति अवरोहन्ति यत् पूर्वेषु पूर्वेषु यद्यत् पूर्वेष्वः स्वः पूर्वेषु यद्यत् पूर्वेष्वः सूर्वेष्वः स्वः पूर्वेषु पूर्वेष्वः स्मित इतो हस्व पूर्वेषु पूर्वेष्वः स्मितः स्मित इतो हस्वः स्मितः पराञ्च पराञ्च इतो हस्वः स्मितः पराञ्चः स्मित्यः इतः पराञ्च पराञ्च इत इतः पराञ्चो गृह्यन्ते गृह्यन्ते पराञ्च इत इतः पराञ्चो गृह्यन्ते पराञ्चो गृह्यन्ते गृह्यन्ते पराञ्च पराञ्चो गृह्यन्ते तस्मात् तस्मात् गृह्यन्ते पराञ्च पराञ्चो गृह्यन्ते तस्मात् गृह्यन्ते तस्मात् तस्मात् गृह्यन्ते गृह्यन्ते तस्मादित इतस्तस्मात् गृह्यन्ते गृह्यन्ते तस्मादितः इतस्तस्मात् तस्मादितः पराञ्च पराञ्च इतस्तस्मात् तस्मादितः पराञ्चः इतः पराञ्च पराञ्च इत इतः पराञ्च इम इमे पराञ्च इत इतः परा आञ्च इमे आञ्च इम इमे परा आञ्चः परा आञ्च इमे लोका लोका इमे परा आञ्चः परा आञ्च इमे लोका इमे लोका लोका इम इमे लोका यद्यल्लोका इम इमे लोका यत् लोका यद्यल्लोका लोका यदुत्तरेषु उत्तरेषु यल्लोका लोका यदुत्तरेषु यदुत्तरेषोत्तरेषु यद्यदुत्तरेष्वः स्वः सूत्तरेषु यद्यदुत्तरेष्वः सूत्तरेष्वः स्वः सूत्तरेषु उत्तरेष्वः स्वमुतो मुतो हस्सूत्तरेषु उत्तरेष्वः स्वमुतरेष्वेत्युतोत्तरेषु स्वमुतो मुतो हस्वः स्वमुतोर्वाञ्चोर्वाञ्चोमुतो हस्वः स्वमुतोर्वाञ्चः हस्वित्यः हासोर्वाञ्चोर्वाञ्चोमुतो मुतोर्वाञ्चो गृह्यन्ते गृह्यन्तेर्वाञ्चोमुतो मुतोर्वाञ्चो गृह्यन्ते अर्वाञ्चो गृह्यन्ते गृह्यन्ते र्वाञ्चोर्वाञ्चो गृह्यन्ते तस्मात् तस्मात् गृह्यन्ते र्वाञ्चोर्वाञ्चो गृह्यन्ते तस्मात् गृह्यन्ते तस्मात् तस्मात् गृह्यन्ते गृह्यन्ते तस्मादमुतोमुतस्तस्मात् गृह्यन्ते गृह्यन्ते तस्मादमुतः तस्मादमुतोमुतस्तस्मात् तस्मादमुतोर्वाञ्चोर्वाञ्चोमुतस्तस्मात् तस्मादमुतोर्वाञ्चः र्वाञ्चोर्वाञ्चोमुतोमुतोर्वाञ्च इम इमे र्वाञ्चोमुतोमुतोर्वाञ्च इमे अर्वाञ्च इम इमे एर्वाञ्चोर्वाञ्च इमे लोका लोका इमे एर्वाञ्चोर्वाञ्च इमे लोका इमे लोका लोका इम इमे लोकास्तस्मात्तस्माल्लोका इम इमे लोकास्तस्मात् लोकान् मनुष्या उपोपमनुष्या लोकान् लोकान् मनुष्या उपजीवन्ति ब्रह्मवादिनो जीवन्त्युपोपजीवन्ति ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् कस्मात् वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्मात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् सत्यात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् सत्यात् सत्यात् कस्मात् कस्मात् सत्यादद्यो यः सत्यात् कस्मात् कस्मात् सत्यादद्भ्यः सत्यादद्योद्भ्यः सत्यात् सत्यादद्य ओषधय ओषधयोद्भ्यः सत्यात् सत्यादद्य ओषधयः ओषधय ओषधयोद्भ्योद्य ओषधयस्य पुंसमोषधयोद्भ्योद्य ओषधयस्यम् अद्वैत्यतोभ्यः ओषधयस्य पुंसमोषधय ओषधयस्यम् भवन्ति भवन्ति समोषधय ओषधयस्यम् भवन्ति सम्भवन्ति भवन्ति सगुण सम्भवन्त्योषधय ओषधयो भवन्ति सगुण सम्भवन्त्योषधयः ओषधय ओषधयो भवन्ति भवन्त्योषधयो मनुष्याणाम् मनुष्याणामोषधयो भवन्ति भवन्त्योषधयो मनुष्याणाम् ओषधयो मनुष्याणाम् मनुष्याणामोषधय ओषधयो मनुष्याणामन्नमन्नम् मनुष्याणामोषधय ओषधयो मनुष्याणामन्नौ मनुष्याणामन्नमन्नम् मनुष्याणाम् मनुष्याणामन्नम् प्रजापतिम् प्रजापतिमन्नम् मनुष्याणाम् मनुष्याणामन्नम् प्रजापतिम् अन्नम् प्रजापतिम् प्रजापतिमन्नमन्नम् प्रजापतिम् प्रजा प्रजा प्रजापतिमन्नमन्नम् प्रजापतिम् प्रजा प्रजाः प्रजाः प्रजापतिम् प्रजापतिम् प्रजा अन्वनु प्रजाः प्रजापतिम् प्रजापतिम् प्रजा अनु प्रजापतिमिति प्रजापदिम् प्रजा अन्वनु प्रजाः प्रजा अनुप्रप्राणु प्रजाः प्रजा अनुप्रा इति प्राजा प्राण्वनु प्रजायन्ते जायन्ते प्राण्वनु प्रजायन्ते जायन्ते जायन्ते प्रजायन्त इति जायन्ते प्रजायन्त इति जायन्त इति जायन्ते जायन्त इति परान् परानिति जायन्ते जायन्त इति परान् इति परान् परानितेति परानन्वनुपरानितेति परानु परानन्वनुपरान् परानन्वितीत्यनुपरान् परानन्वितीत्यन्वन्विति ब्रूयात् ब्रूयादित्यन्वन्विति ब्रूयात् ब्रूयादिति ब्रूयात् यद्यद् ब्रूयादिति ब्रूयात् ब्रूजाद्यद्ब्रूजाद्ब्रूजाद्यद्गृह्णाति गृह्णाति यद्ब्रूजाद्ब्रूजाद्यद्गृह्णाति गृह्णाति गृह्णाति यद्यद्गृह्णात्यद्भ्योऽद्भ्यो गृह्णाति यद्यद्गृह्णात्यद्भ्यः गृह्णात्यद्भ्योऽद्भ्यो गृह्णाति गृह्णात्यद्भ्यस्त्वा त्वाद्भ्यो गृह्णाति गृह्णात्यद्भ्यस्त्वाद्भ्योऽद्भ्यस्तौषधीभ्य ओषधीभ्यस्त्वाद्भ्योऽद्भ्यस्तौषधीभ्यः ओषधीभ्यस्त्वाद्भ्यो गृह्णामि गृह्णाम्योषधीभ्यस्त्वाद्भ्यो गृह्णामि ओषधेभ्यो गृह्णामि गृह्णाम्योषधेभ्य ओषधेभ्यो गृह्णामीति गृह्णाम्योषधेभ्य ओषधेभ्यो गृह्णामीति ओषधीभ्य इत्योषधीभ्यः गृह्णामीति गृह्णामि गृह्णामीति तस्मात् तस्मादिति गृह्णामि गृह्णामीति तस्मात् तस्मादद्य ओषधय ओषधयोऽद्यस्तस्मात्तस्मादद्य ओषधयः ओषधय ओषधयोऽद्भ्यो भवन्ति सकुं सम्भवन्ति यद्यद्भवन्ति सकुं सम्भवन्ति यत् यद्गृह्णाति यद्यद्गृह्णात्योषधीभ्य ओषधीभ्यो गृह्णाति यद्यद्गृह्णात्योषधीभ्यः गृह्णात्योषधीभ्यस्त्वात्पौषधीभ्यो ओषधेभ्यस्त्वा प्रजाभ्यः प्रजाभ्यस्त्वौषधेभ्य ओषधेभ्यस्त्वा प्रजाभ्यः प्रजाभ्यः प्रजाभ्यस्त्वात्वा प्रजाभ्यो गृह्णामि गृह्णामि प्रजाभ्यस्त्वात्वा प्रजाभ्यो गृह्णामि प्रजाभ्यस्मादिति ओषधयस्तस्मादिति तस्मादोषधयः ओषधयोस्तस्मादोषधयो मनुष्याणाम् मनुष्याणामोषधयस्तस्मादोषधयो मनुष्याणाम् मनुष्याणामोषधय ओषधयो मनुष्याणामन्नमन्नम् मनुष्याणामोषधय ओषधयो मनुष्याणामन्नौ मनुष्याणामन्नमन्नम् मनुष्याणाम् मनुष्याणामन्नयद्यदन्नम् मनुष्याणाम् मनुष्याणामन्नयद्यदन्नमन्नयद्गृह्णाति गृह्णाति यदन्नमन्नयद्गृह्णाति गृह्णाति यद्यद्गृह्णाति प्रजाभ्यः प्रजाभ्यो गृह्णाति यद्यद्गृह्णाति प्रजाभ्यः गृह्णाति प्रजाभ्यः प्रजाभ्यो गृह्णाति गृह्णाति प्रजाभ्यस्त्वात्वा प्रजाभ्यो गृह्णाति गृह्णाति यज्ञमसृज्यता सृज्यत यज्ञम् असृज्यत यज्ञम् यज्ञमसृज्यता सृज्यत यज्ञम् यज्ञम् छन्दागोऽसि छन्दागोऽसि यज्ञमसृज्यता सृज्यत यज्ञम् छन्दागोऽसि यज्ञम् छन्दागोऽसि छन्दागोऽसि यज्ञम् यज्ञम् छन्दागोऽसि ते ते छन्दागोऽसि यज्ञम् यज्ञम् छन्दागोऽसि ते छन्दागोऽसि ते ते छन्दागोऽसि छन्दागोऽसि ते विश्वञ्चो विश्वञ्चस्ते छन्दागोऽसि छन्दागोऽसि ते विश्वञ्चः विश्वञ्चो विश्वञ्चस्ते ते विश्वञ्चो विश्वञ्चस्ते ते विश्वञ्चो विश्वञ्चो विश्वञ्चो विश्वञ्चो व्यक्रामन्नक्रामनु विश्वञ्चो विश्वञ्चो व्यक्रामन्नक्रामनु विव्यक्रामन्क्रामन् सोऽसुरानसुरान् सोऽक्रामन्नक्रामन् सोऽसुरानसुरान्वन्वसुरानसुरानन्वन्वसुरानसुराननु यज्ञो यज्ञोऽन्वसुरानसुराननु यज्ञः यज्ञोपायज्ञो यज्ञोपा आक्रामदक्रामदप यज्ञो यज्ञोपा आक्रामद आक्रामदक्रामदपाक्रामद्यज्ञमक्रामदक्रामद्यज्ञम् छन्दागोऽसि छन्दागोऽसि यज्ञमक्रामदक्रामद्यज्ञम् छन्दागोऽसि यज्ञम् छन्दागोऽसि छन्दागोऽसि यज्ञम् यज्ञम् छन्दागोऽसि ते ते छन्दागोऽसि यज्ञम् यज्ञम् छन्दागोऽसि ते छन्दागोऽसि ते ते छन्दागोऽसि छन्दागोऽसि ते देवा देवास्ते छन्दागोऽसि छन्दागोऽसि ते देवा देवा देवास्ते ते देवा अमन्यन्तामन्यन्त देवास्ते ते देवा अमन्यन्त देवाः मन्यन्तामन्यन्त देवा देवा अमन्यन्तामि अमी अमन्यन्त देवा देवा अमन्यन्तामि अमन्यन्तामि अमी अमन्यन्तामन्यन्तामि वै वा अमी अमन्यन्तामन्यन्तामि वै अमे वै वा अमे अमे वा इदमिदम् वा अमे अमे वा इदम् वा इदमिदम् वै वा इदमभूवन्नभूवन्निदम् वै वा इदमभूवन्नभूवन्निदमिदमभूवनुयद्यदभूवन्निदमिदमभूवनुयत्भूवनुयद्यदभूवन्नभूवनुयद्वयम् वयम् यदभूवन्नभूवनुयद्वयम् यद्वयम् वयम् यद्यद्वयग्स्मस्मो वयम् यद्यद्वयग्स्मः वयग्स्मस्मो वयम् वयग्स्म इति स्मो वयम् वयग्स्म इति स्मस्म इति तेत इति स्मस्म इति तेत इति ते प्रजापतिम् प्रजापतिम् स इति ते प्रजापतिम् प्रजापतिम् प्रजापतिम् ते ते प्रजापतिम् गोप प्रजापतिम् ते ते प्रजापतिमुपा प्रजापतिमुपोप प्रजापतिम् प्रजापतिमुपाधावन्नधावन्नुप प्रजापतिम् प्रजापतिमुपाधावन् प्रजापतिमिति प्रजापतिम् उपाधावन्नधावन्नुपोपाधावन् ससोधावन्नुपोपाधावन् सः ससोधावन्नधावन् सो ब्रवीद ब्रवीत् सोधावन्नधावन् ब्रवीत् प्रजापतिः प्रजापतिरब्रवीत् ससो ब्रवीत् प्रजापतिः प्रजापतिरब्रवीत् प्रजापतिश्छन्दसान् छन्दसाम् प्रजापतिरब्रवीत् प्रजापतिश्छन्दसा प्रजापतिश्छन्दसान् छन्दसाम् प्रजापतिः प्रजापतिश्छन्दसाम् वीर्यम् वीर्यम् छन्दसाम् प्रजापतिः प्रजापतिश्छन्दसाम् वीर्यम् प्रजापतिरिति प्रजापतिः छन्दसाम् वीर्यम् वीर्यम् छन्दसाम् छन्दसाम् वीर्यमाता जाताय वीर्यम् छन्दसाम् छन्दसाम् वीर्यमाताय वीर्यमादाय दाय वीर्यम् वीर्यमादाय दत्तदादाय वीर्यम् वीर्यमादाय प्रप्रदा स्यामीति दास्यामि प्रप्रदा स्यामीति स्यामीति दास्यामि दास्यामीति स इति दास्यामि दास्यामि दिश इति दिश छन्दसाञ्छन्दसा इति दिश छन्दसाञ्छन्दसाघोषन्दसां वीर्यं वीर्यं छन्दसाघोषन्दसां वीर्यं छन्दसां वीर्यं छन्दसां छन्दसां वीर्यमादाय दत्तदादाय वेद्यं वेद्यमादाय तत् आदाय तत्तदादाय जात एभ्यस्तदादाय तदेभ्यः आदायेत्यादाय तदेभ्यस्तत्तदे एभ्यः प्रप्रैभ्यस्तत्तदेभ्यः प्रायच्छद यच्छत् प्रप्रायच्छत्तत्तद यच्छत् प्रप्रायच्छत्तद यच्छत्तदन्वनु तत्तदनु छन्दागोऽसि छन्दागुस्यनु तत्तदनु छन्दागोऽसि छन्दागुस्य पापच्छन्दागुस्य छन्दागुस्य पाक्रामन्नक्रामन्नपच्छन्दागोऽसिछन्दागुस्य आक्रामन्छन्दागुंसिछन्दागुस्य क्रामन्नक्रामन्छन्दागुंसि यज्ञो यज्ञश्छन्दागुस्य क्रामन्नक्रामन्छन्दागुंसि यज्ञः यज्ञस्ततस्ततो यज्ञो यज्ञस्ततो देवा देवास्ततो यज्ञो यज्ञस्ततो देवा देवा अभवन्नभवन् देवा देवा अभवन् परा परा भवन् देवा देवा अभवन् परा परासुरा असुराः परा परासुरा यो योऽसुराः परा परासुरायः एवमेवञ्योऽसुराज एवं य एवमेवं योज एवं छन्दसां छन्दसामेवं योज एवं छन्दसां वीर्यं वीर्यं छन्दसामेवमेवं छन्दसां वीर्यं वेद वेद वीर्यं छन्दसां छन्दसां वीर्यं वेद वेद वेद वीर्यं वीर्यं वेदा वेद वीर्यं वीर्यं वेदा वेदा वेद वेदा श्रावज श्रावजा वेद वेदा श्रावजा श्रावज श्रावजा श्रावजास्त्वस्तु श्रावजा श्रावजास्तु श्रावजास्त्वस्तु श्रावय श्रावजास्तु श्रावय श्रावजास्तु श्रौषट्श्रौषडस्तु श्रौषड्य जय जय श्रौषडस्तु श्रौषड्य जय श्रौषट्श्रौषड्य जय जय जय जय जय यजामहे यजामहे जय जय जय यजामहे यजामहे यजामहे जय यजामहे वषट्कारो यजामहे जय जय यजामहे वषट्कारो भवति भवति वषट्कारो यजामहे यजामहे वषट्कारो भवति भवति वषट्कारो यजामहे यजामहे वषट्कारो भवति भवति वषट्कारो भवति वषट्कारो भवत्यात्मनात्मना भवति वषट्कारो वषट्कारो भवत्यात्मना भवत्यात्मनात्मना भवति भवत्यात्मना परा परात्मना भवति भवत्यात्मना परा आत्मना परा परात्मनात्मना परात्मनात्मना परास्यास्य परा परा आस्य भ्रातृव्यो भ्रातृव्योऽस्य परा परा आस्य भ्रातृव्यः भ्रातृव्यो भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भवति भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भ्रातृव्यो भवति भवति भ्रातृव्यो भ्रातृव्यो भवति ब्रह्मवादिनो ब्रह्मवादिनो भवति भ्रातृव्यो भ्रातृव्यो भवति ब्रह्मवादिनः ब्रह्मवादिनो ब्रह्मवादिनो भवति भवति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो भवति भवति ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मै कस्मै वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मै वादिन इति ब्रह्मवादिनः वदन्ति कस्मै कस्मै वदन्ति वदन्ति कस्मै कङ्गं कस्मै वदन्ति वदन्ति कस्मै कौं कङ्गस्मैकमध्वर्युरध्वर्युः कङ्कमध्वर्युरध्वर्युः कङ्कमध्वर्युराध्वर्युरा श्रावयति श्रावयत्या श्रावयतीति श्रावयत्या श्रावयतीति श्रावयतीति श्रावयति श्रावयतीति छन्दसाञ्छन्दसामिति श्रावयति श्रावयतीति छन्दसा छन्दसाञ्छन्दसामिति छन्दसां वीर्याय वीर्याय छन्दसामिति छन्दसां वीर्याय छन्दसां वीर्याय वीर्याय छन्दसाञ्छन्दसां वीर्यायेतीति वीर्याय छन्दसाञ्छन्दसां वीर्यायेति वीर्याजेति वीर्याज वीर्याजेति ब्रूजात् ब्रूजादिति वीर्याज वीर्याजेति ब्रूजात् ब्रूजात् ब्रूजादेतत् ब्रूजात् एतद् ब्रूजात् ब्रूजादेतद् वै एतद्ब्रूजात् छन्दसां छन्दसां वै वै छन्दसां वीर्यं वीर्यं छन्दसां वै वै छन्दसां वीर्यं छन्दसां वीर्यं वीर्यम् वीर्यम् छन्दसाम् छन्दसाम् वीर्यमा वीर्यम् छन्दसाम् छन्दसाम् वीर्यमा वीर्यमा वीर्यम् वीर्यमाश्रावय श्रावया वीर्यम् वीर्यमाश्रावया श्रावय श्रावया श्रावयास्त्वस्तु श्रावया श्रावयास्तु श्रावयास्त्वस्तु श्रावय श्रावयास्तु श्रौषच्छ्रौषणस्तु श्रावय श्रावयास्तु श्रौषट् श्रौषच्छ्रौषणस्त्वस्तु श्रौषड्यजयजश्रौषणस्त्वस्तु श्रौषड्यज श्रौषड्य जय जश्रौषच्छ्रौषड्य जय जय जश्रौषच्छ्रौषड्य जय जये ये जय जये यजामहे यजामहे ये जय जये यजामहे यजामहे यजामहे जे जय यजामहे वषट्कारो वषट्कारो यजामहे जे जय यजामहे वषट्कारः यजामहे वषट्कारो वषट्कारो यजामहे यजामहे वषट्कारो यो यो वषट्कारो यजामहे यजामहे वषट्कारो यः वषट्कारो यो यो वषट्कारो वषट्कारो य एवमेवयो वषट्कारो वषट्कारो य एवम् कार इति वषट्कारः एवमेवयो य एवम् वेद वेदैवयो य एवम् वेद एवम् वेद वेदैवमेवम् वेद सवीर्यैः सवीर्यैर्वेदैवमेवम् वेद सवीर्यैः वेद सवीर्यैः सवीर्यैर्वेद वेद सवीर्यैरेवैव सवीर्यैरेवैव सवीर्यैः सवीर्यैरेव छन्दोभिश्छन्दोभिरेव सवीर्यैः सवीर्यैरेव छन्दोभिः सवीर्यैरिति सा वीर्यैः छन्दोभिश्छन्दोभिरेवैव छन्दोभिरर्चत्यर्चति छन्दोभिरेवैव छन्दोभिरर्चति छन्दोभिरर्चत्यर्चति छन्दोभिश्छन्दोभिरर्चति यद्यदर्चति छन्दोभिश्छन्दोभिरर्चति यत् छन्दोभिश्छन्दः अर्चति यद्यदर्चत्यर्चति यद्किं किं यदर्चत्यर्चति यद्किं यत्किं किं यद्यत्किञ्च च किं यद्यत्किञ्च किञ्च च किं किञ्चार्चत्यर्चति च किं किञ्चार्चति चार्चत्यर्चति चार्चति यद्यदर्चति चार्चति यत् अर्चति यद्यदर्चत्यर्चति यदिन्द्र इन्द्रो यदर्चत्यर्चति यदिन्द्रः इन्द्रो यद्यदिन्द्रो वृत्रम् वृत्रमिन्द्रो यद्यदिन्द्रो वृत्रम् इन्द्रो वृत्रम् वृत्रमिन्द्र इन्द्रो वृत्रमहन्नहन् वृत्रमिन्द्र इन्द्रो वृत्रमहन्नो वृत्रमहन्नहन् वृत्रम् वृत्रमहन्नमेध्यममेध्यमहन् वृत्रम् वृत्रमहन्नमेध्यम् अहन्नमेध्यममेध्यमहन्नहन्नमेध्यम् तत्तदमेध्यमहन्नहन्नमेध्यम् तद मेध्यम् तत्तदमेध्यममेध्यम् दद्यद्यत् तत्तद्यद्यतीनुजतीनुजत्तत्तद्यद्यतीनो यदीनयति न पावपदपावपद्यति नयत्यति न पावपदमेध्यममेध्यमपावपद्यति नुजति न पावपदमेध्यम् अपावपदमेध्यममेध्यमपावपदपावपदमेध्यन्दत्तदमेध्यमपावपदपावपदमेध्यन्दत् अपावपदित्यपावपदमेध्यन्दत्तदमेध्यममेध्यन्दतथा कस्मात् कस्मादथ तत्तदथ कस्मात् कस्मादथाथ कस्मादैन्द्र ऐन्द्रः कस्मात् कस्मादैन्द्रः कस्मादैन्द्र ऐन्द्रः कस्मात् कस्मादैन्द्रो यज्ञो यज्ञः इन्द्रः कस्मात् कस्मादैन्द्रो यज्ञः इन्द्रो यज्ञ यज्ञ ऐन्द्र ऐन्द्रो यज्ञ यज्ञ ऐन्द्र ऐन्द्रो यज्ञः यज्ञो यज्ञः सद्गुस्थातो सद्गुस्थातो रा यज्ञो यज्ञः सद्गुस्थातो सद्गुस्थातो सद्गुस्थातो रा सद्गुस्थातोरिति सद्गुस्थातो रा सद्गुस्थातोरिति सद्गुस्थातोरिति सद्गुस्थातो सद्गुस्थातोरित्याहुराहुरिति सद्गुस्थातो सद्गुस्थातोरित्याहु सद्गुस्थातोरिति संस्थातो इत्याहुराहुरितीत्याहुरिन्द्रस्येन्द्रस्याहुरितीत्याहुरिन्द्रस्याहुरिन्द्रस्येन्द्रस्याहुराहुरिन्द्रस्य वा एषैषा वा इन्द्रस्येन्द्रस्य वा एषा एषैषा वैवा एषा जिज्ञिया जिज्ञैषा वैवा एषा जिज्ञिया एषा जिज्ञिया जिज्ञैषैषा जिज्ञिया तनोस्तनोर्यज्ञैषैषा जिज्ञिया तनोस्तनोर्यज्ञिया जिज्ञिया तनोर्यत् तनोर्यज्ञो यज्ञो यत्तनोस्तनोर्यद्यज्ञः यज्ञस्तान्तान् यज्ञो यज्ञस्तामेवैव तान् यज्ञो यज्ञस्तामेवान्तामेव तत्तदेवतान्ताम् तदेवैव तत् एव सप्तदेवैव तद्यजन्ति यजन्ति तदेवैव तद्यजन्ति यजन्ति यजन्ति यो यो यजन्ति यजन्ति य एवमेव यो यजन्ति यजन्ति य एवमेवं वेद वेदैवमेवं वेदोपोपवेदैवमेवं वेदोपैनमेनमुपवेदवेदोपैनमुपैनमेनमुपोपैनै यज्ञो यज्ञ एनमुपोपैनै यज्ञः यज्ञो नमति नमति यज्ञो यज्ञो नमति आजुर्दा अग्ने अग्न आजुर्दा आजुर्दा अग्ने हविषो हविषो अग्न आजुर्दा आजुर्दा अग्ने हविषः अग्ने हविषो हविषो अग्ने अग्ने हविषो जुषाणो जुषाणो हविषो अग्ने अग्ने हविषो जुषाणः जुषाणो जुषाणो हविषो हविषो जुषाणो घृतप्रतीको घृतप्रतीको जुषाणो हविषो हविषो जुषाणो घृतप्रतीकः जुषाणो घृतप्रतीको घृतप्रतीको जुषाणो जुषाणो घृतप्रतीको घृतजो निर्घृतजो निर्घृतप्रतीको जुषाणो जुषाणो घृतप्रतीको घृतजोनिः घृतप्रतीको घृतजो निर्घृतजो निर्घृतप्रतीको घृतप्रतीको घृतजो निरेध्येति घृतजो निर्घृतप्रतीको घृतप्रतीको घृतजो निरेधि घृतप्रतीक इति घृता प्रतीकः घृतजो निरेध्येति घृतजो निर्घृतजो निरेधि घृतजो निरेति घृता यो निरेधि घृतं पीत्वा पीत्वा घृतं घृतं पीत्वा मधु मधु पीत्वा घृतं घृतं पीत्वा मधु पीत्वा मधु मधु पीत्वा पीत्वा मधु चारु चारु मधु पीत्वा पीत्वा मधु चारु मधु चारु चारु मधु मधु चारु गव्यं गव्यं चारु मधु मधु चारु गव्यं गव्यं पिता पिता गव्यं गव्यं विदेवेव पिता गव्यं गव्यं विदेव देवेव पिता पितेव पुत्रं पुत्रमिव पिता पितेव पुत्रम् इव पुत्रं पुत्रमिवेव पुत्रमद्यभि पुत्रमिवेव पुत्रमभि मद्यभि पुत्रं पुत्रमभिरक्षताद्रक्षतादभि पुत्रं पुत्रमभिरक्षताद्रक्षतादभ्यभिरक्षतादिममिमगो रक्षतादभ्यभिरक्षतादिमौ रक्षतादिममिमगो रक्षतादिममिमौ आवृष्यते वृष्यत आवृष्यते वै वै वृष्यत आवृष्यते वै वृष्यते वै वै वृष्यते वृष्यते वा एतद्वै वृष्यते वृष्यते वा एतत् एतदेतद्वै वा एतद्यजमानो यजमान एतद्वै वा एतद्यजमानः एतद्यजमानो यजमान एतदेतद्यजमानोऽग्निभ्यामग्निभ्यां यजमान एतदेतद्यजमानोऽग्निभ्यामग्निभ्यां यजमानो यजमानोऽग्निभ्यां यद्यदग्निभ्यां यजमानो यजमानोऽग्निभ्यां यत् अग्निभ्यां यद्यदग्निभ्यामग्निभ्यां यदेन योरेण योर्यदग्निभ्यामग्निभ्यां यदेन योरग्निभ्यामित्यग्निभ्यां यदेन योरेण योर्यद्यदेन योश्रुतं कृत्य श्रुतं कृत्यैन योर्यद्यदेन योश्रुतं कृत्या श्रुतं कृत्य श्रुतं कृत्यैन योरेण यो श्रुतं कृत्याथाथ श्रुतं कृत्यैन योरेण यो श्रुतं कृत्याथान्यत्रावभृतमवभृतमन्यत्रावभृतमवैत्यवैत्यवभृतमन्यत्रान्यत्रावभृतमवैति अवभृतमवैत्यवैत्यवभृतमवभृतमवैत्या जुर्दा आजुर्दा अवैत्यवभृतमवभृतमवैत्या जुर्दा अवैत्या जुर्दा आजुर्दा अवैत्यवैत्या जुर्दा अग्ने अग्न आजुर्दा अवैत्यवैत्या जुर्दा अग्ने आजुर्दा अग्ने अग्न आजुर्दा आजुर्दा अग्ने हविषो हविषो अग्न आजुर्दा आजुर्दा अग्ने हविषः अग्ने हविषो हविषो अग्ने अग्ने हविषो जुषाणो जुषाणो हविषो अग्ने अग्ने हविषो जुषाणः हविषो जुषाणो जुषाणो हविषो हविषो जुषाण इति जुषाणो हविषो हविषो जुषाण इति जुषाण इति जुषाणो जुषाण इत्यवभृथमवभृथमिति जुषाणो जुषाण इत्यवभृथमवभृथमवैष्यन्नवभृथमवैष्यन् जुहुजाज्जुहुजादवैष्यन्नवभृथमवभृथम वैष्यञ्जुहुजाद्युहुजादवैष्यन्नवैष्यञ्जुहुजादाहुत्याहुत्याजुहुजादवैष्यन्नवैष्यञ्जुहुजादाहुत्या वैष्यन्नित्यवा एष्यन् जुहुजादाहुत्याहुत्याजुहुजाद्युहुजादाहुत्यैवैवाहुत्याजुहुजाद्युहुजा ैवाहुत्यैवैनावेनावेवाहुत्याहुत्यैवैनौ आहुत्येत्याहुत्यावेनावेनावेवैवैनौ शमयति शमयत्येनावेवैवैनौ शमयति येनौ शमयति शमयत्येनावेनौ शमयति न शमयत्येनावेनौ शमयति न शमयति न शमयति शमयतिनार्तिमार्तिं न शमयति शमयतिनार्तिमार्तिमार्तिमार्च्छत्युर्च्छत्यार्तिमार्तिमार्च्छति अर्च्छत्युर्च्छत्याच्छदेजमानो यजमान अर्च्छत्याच्छदेजमानः अर्च्छत्युर्च्छदेजमानो यद्यजमानो यजमानो यत्कुसीदं कुसीदं यद्यजमानो यजमानो यत्कुसीदं कुसीदं कुसीदं यद्यत्कुसीदमप्रदीत्तमप्रदीत्तं कुसीदं यद्यत्कुसीदमप्रदीत्तं कुसीदमप्रदीत्तमप्रदीत्तं कुसीदं कुसीदमप्रदीत्तं मयिमय्यप्रदीत्तं कुसीदं कुसीदमप्रदीत्तं प्रदीत्तं मयिमय्यप्रदीत्तमप्रदीत्तं मयियेन येन मय्यप्रदीत्तमप्रदीत्तं मयियेन प्रदीत्तमित्यप्रदीत्तं मयियेन येन मयिमयियेन यमस्य येन मयिमयियेन यमस्य यमस्य येन येन यमस्य बलिना बलिना यमस्य येन येन यमस्य बलिना बलिना बलिना यमस्य यमस्य बलिनाचरामि चरामि बलिना यमस्य यमस्य बलिनाचरामि बलिनाचरामि चरामि बलिना बलिनाचरामि चरामीति चरामि है वै वे हे है वसन् सन्ने वे हे है वसन् वसन् निरवदजे इति निहि अवदजे एतदेतदेतदेतदग्ने अनृणो अनृणो ग्ने अनृणो अनृणो अग्ने ग्ने अनृणो भवामि भवाम्यनृणो अग्ने ग्ने अनृणो भवामि अनृणो भवामि भवाम्यनृणो अनृणो भवामि भवामीति भवामि विश्वलोप विश्वदावस्य विश्वलोप विश्वलोप विश्वदावस्य विश्वदावस्य विश्वदावस्य सन्नासं त्वा विश्वदावस्य विश्वदावस्येति विश्वादावस्यासन्नासं त्वा त्वासं जुहोमि जुहोम् यासन्नासं जुहोम् यघ्नादघ्नाज्जुहोम् यासन्नासं जुहोम् यघ्नादघ्नाज्जुहोमिघ्नादेक एकोघ्नाद्युहोमिघ्नादेकः अघ्नादेक एकोघ्नादघ्नादेको हुतादहुतादेको हुतादघ्नादेको हुता हुतादेक एको हुतादेक एको हुतादेक एको हुतादेकः हुतादेक एको हुताद हुतादेकः समसनात् समसनादेको हुताद हुतादेकः समसनात् हुतादित्य हुताद समसनात् समसनादेक एकः समसनादेक एकः समसनादेक एकः समसनादेकः समसनादेक एकः समसनात् समसनादेकः समसनादिति समसनात् एक इत्येकः नस्ते तेन कृण्वन्तु कृण्वन्तु नस्ते तेन कृण्वन्तु कृण्वन्तु कृण्वन्तु नो नः कृण्वन्तु भेषजं भेषजं कृण्वन्तु नो नः कृण्वन्तु भेषजं कृण्वन्तु भेषजं भेषजं कृण्वन्तु कृण्वन्तु भेषजगोसदस्सदो भेषजं कृण्वन्तु कृण्वन्तु भेषजगोसदः भेषजगोसदस्सदो भेषजं भेषजगोसदस्सहस्सहस्सदो भेषजं भेषजगोसदस्सहः सहस्सहस्सदस्सहोवरेण्यम्बरेण्यगोसहस्सहोवरेण्यम्बरेण्यगोसहस्सहोवरेण्यम्बरेण्यमिजवरेण्यम् अयन्नो नो यमजन् नो नभसा नभसा नो यमजन् नो नभसा नभसा नो नभसा पुरः पुरो नभसा नो नभसा पुरः नभसा पुरः पुरो नभसा नभसा पुरः सर्गस्फानः सर्गस्फानः पुरो नभसा नभसा पुरः सर्गस्फानः सर्गस्फानः सर्गस्फानः पुरः पुरः सर्गस्फानो अभ्यभि सर्गस्फानः पुरः पुरः सर्गस्फानो अभि सर्गस्फानो अभ्यभि सर्गस्फानः सर्गस्फानो अभिरक्षतु रक्षत्वभि सर्गस्फानः सर्गस्फानो अभिरक्षतु संस्थान इति संस्थानः अभिरक्षतु रक्षत्वभ्यभिरक्षतु रक्षत्विति रक्षतु ग्रहाणामसमर्त्या असमर्त्यै ग्रहाणाम् ग्रहाणामसमर्त्यै भावो भावो समर्त्यै ग्रहाणाम् ग्रहाणामसमर्त्यै भावः समर्थ्ये भावो भावो समर्त्या असमर्थ्ये भावो नो नो भावो समर्त्या असमर्थ्ये भावो नः असमर्थ्या इत्यसौ अर्थ्यै भावो नो नो भावो भावो नो गृहा गृहाणो भावो भावो नो गृहा गृहा गृहा नो नो गृहा असन्नसन् गृहा नो नो गृहा असन्न असन्नसन् गृहा गृहा असन्नसन्नित्यसन्न त्वन्नो नस्त्वगोंस सत्त्वन्नः त्वन्नो नस्त्वन्वन्नो नभसो नभसो नस्त्वन्वन्नो नभसः नभसो नभसो नो नो नभसस्पते पते नभसो नो नो नभसस्पते नभसस्पते पते नभसो नभसस्पत ऊर्जमूर्जम् पते नभसो नभसस्पत ऊर्जम् ऊर्जमूर्जम् पते पद ऊर्जन्नो न ऊर्जम् पते पद ऊर्जन्नः ऊर्जन्नो न ऊर्जमूर्जन्नो धेहि धेहि न ऊर्जमूर्जन्नो धेहि धेहि भद्रजा भद्रजा धेहि नो नो धेहि भद्रजा धेहि भद्रजा धेहि धेहि भद्रजा भद्रजा पुनर्नो नः पुनः पुनर्नो नष्टन् नष्टन् नः पुनः पुनर्नो नष्टौ नष्टन् नष्टन्नो नो नष्टमा नष्टन्नो नो नष्टमा नष्टमा नष्टन् नष्टमाकृधि कृध्या नष्टन् नष्टमाकृधि कृध्याकृधि पुनः पुनस्कृध्याकृधि पुनः पुनः पुनस्कृधि कृधि पुनर्नो नः पुनस्कृधि कृधि पुनर्नः पुनः पुनर्नो रजिगो रजिन्नः पुनः पुनर्नो रजिं नो रयिगो रयन्नो नो रयिमा रयन्नो नो रयिमा रजिगो रयिमाकृधि कृध्या रजिगो रयिमाकृधि आकृधि कृध्याकृधि देव सग्स्पान सग्स्पान देव देव सग्स्पान सहस्रभोषस्य सहस्रभोषस्य सग्स्पान देव देव सग्स्पान सहस्रभोषस्य स्पान सहस्रभोषस्य सहस्रभोषस्य सग्स्पान सग्स्पान सहस्रभोषस्य शिष ईशिषे सहस्रभोषस्य सग्स्पान सग्स्पान सहस्रभोषस्य शिषे सग्स्पानेति संस्पान सहस्रभोषस्य शिष ईशिषे सहस्रभोषस्य सहस्रभोषस्य शिषे स ईशिषे सहस्रभोषस्य सहस्रभोषस्य शिषे सः सहस्रपोषस्येति सहस्र पोषस्य ईशिषेष ईशिष ईशिषेष नो नस्स ईशिष ईशिषेष नो नस्स सनो रास्वरास्व नस्स सनो रास्वरास्वनो नो रास्वाज्यानि मज्यानि गोरास्वनो नो रास्वाज्यानि रास्वाज्यानि मज्यानि गोरास्वरास्वाज्यानि गो राजो राजो अज्यानि गोरास्वरास्वाज्यानि गो राजः अज्यानि गो राजो राजो अज्यानि मज्यानि गो राजस्पो शम्भोषगो राजो अज्यानि मज्यानि गो राजस्पोषम् राजस्पोषम् पोषको राजो राजस्पोषको सुवीर्यगो सुवीर्यम् पोषको राजो राजस्पोषको सुवीर्यम् पोषको सुवीर्यगो वीर्यम् पोषम् पोषको सुवीर्यगो संवत्सरीणागो संवत्सरीणागो सुवीर्यम् पोषम् पोषको सुवीर्यगो संवत्सरीणा सुवीर्यगो संवत्सरीणागो संवत्सरीणागो सुवीर्यगो सुवीर्यगो संवत्सरीणागो स्वस्त्यगो स्वस्त्यगो संवत्सरीणागो सुवीर्यगो सुवीर्यगो संवत्सरीणागो स्वस्त्यम् सुवीर्यमिति सुवीर्यम् संवत्सरेणागो स्वस्त्यगो स्वस्त्यगो संवत्सरेणागो संवत्सरेणागो स्वस्त्यम् संवत्सरेणामिति यमो वाव वाव यम इयमियं यमो वाव वाव यम इयं यम इयमियं यमो यम इयं यमी यमीयं यमो यम इयं यमी यमे यमे यमियं यमे कुसीदं कुसीदं यमे यमियं यमे कुसीदं कुसीदं कुसीदं यमे यमे कुसीदं वै वै कुसीदं यमे यमे कुसीदं वै कुसीदं वै वै कुसीदं कुसीदम्बा एतदेतद्वै कुसीदङ्कुसीदम्बा एतत् एतदेतद्वै वा एतद्यमस्य यमस्यैतद्वै वा एतद्यमस्य एतद्यमस्य यमस्यैतदेतद्यमस्येजमानो यजमानो यमस्यैतदेतद्यमस्येजमानः यजमानो यजमानो यमस्य यमस्येजमान आयजमानो यमस्य यमस्येजमान आयजमान आयजमानो यजमान आदत्ते दत्त आयजमानो यजमान आदत्ते आदत्ते दत्त आदत्ते यद्यद्दत्त आदत्ते यत् दत्ते यद्यद्दत्ते दत्ते यदोषधेभिरोषधेभिर्यद्दत्ते दत्ते यदोषधेभिरोषधेभिर्यद्यदोषधेभिर्वेदिं वेदिमोषधेभिर्यद्यदोषधेभिर्वेदिम् ओषधेभिर्वेदिं वेदिमोषधेभिरोषधेभिर्वेदग्वस्तृणादस्तृणादि वेदिमोषधेभिरोषधेभिरोषधेभिर्वेदग्वस्तृणादि ओषधेभिरित्योषधिवेदग्वस्तृणादिस्तृणादि वेदिं वेदग्वस्तृणादि यद्यत् स्तृणादि वेदिं वेदग्वस्तृणादि यत् स्तृणादि यद्यत् स्तृणा स्तृणादिस्तृणादीदनुपौष्यानुपौष्ययत्स्तृणादिस्तृणादीदनुपौष्यानुपौष्ययत्स्तृणादिस्तृणादीदनुपौष्य स्वदयति स्वदयत्येन मेन गुस्पदयत्यन्हामन्ह गुस्वदयत्येन मेनग्स्वदयत्यन्हायत्यन्हा मह्ना गुस्वदयदस्वदयत्यन्हाम् विधानियाम् विधानिया मह्ना गुस्वदयदस्वदयत्यन्हाम् विधान्याम् विधान्याम् विधान्यामन्हामन्हाम् विधान्यामेकाष्टकायामेकाष्टकायाम् विधान्यामन्हामन्हाम् विधान्यामेकाष्टकायाम् विधान्यामेकाष्टकायामेकाष्टकायाम् विधान्याम् विधान्यामेकाष्टकायामभोपमभोपमेकाष्टकायाम् विधान्याम् विधान्यामेकाष्टकायामभोपौ धान्यामिति वि ञ्जदश्शरावञ्जदश्शरावमभोपञ्जदश्शरावं भक्त्वा भक्त्वा चतुश्शरावमभोपमभोपञ्जदश्शरावं भक्त्वाञ्जदश्शरावञ्जदश्शरावं भक्त्वा प्रातः भक्त्वा चतुश्शरावञ्जदश्शरावं भक्त्वा प्रातः शरावमिति जतोः शरावं भक्त्वा प्रातः प्रातः पक्त्वा भक्त्वा प्रातरेतेनैतेन प्रातः पक्त्वा भक्त्वा प्रातरेतेन प्रातरेतेनैतेन प्रातः प्रातरेतेन कक्षं कक्षमेतेन प्रातः प्रातरेतेन कक्षम् एतेन कक्षं कक्षमेतेनैतेन कक्षमुपोपकक्षमेतेनैतेन कक्षमुप कक्षमुपोपकक्षं कक्षमुपौषेदो षेदुपकक्षं कक्षमुपौषेदो षेदुपोपौषेद्यदि यद्योषेदुपोपौषेद्यदि ओषेद्यदि यद्योषेदो षेद्यदि दहति दहति यद्योषेदो षेद्यदि दहति दहति पुण्यसमं पुण्यसमं दहति दहति पुण्यसमं भवति भवति पुण्यसमं दहति दहति पुण्यसमं भवति पुण्यसमं भवति भवति पुण्यसमं पुण्यसमं भवति यदि यदि भवति पुण्यसमं पुण्यसमं भवति यदि पुण्यसममिति पुण्यासमं यदि यदि भवति भवति यदि न यदि भवति भवति यदि यदि न यदि न दहति दहति न यदि यदि न दहति दहति पापसमं पापसमं दहति न दहति पापसमं दहति पापसमं पापसमं दहति दहति पापसममेतेनैतेन पापसमं दहति दहति पापसममेतेन पापसममेतेनैतेन पापसमं पापसममेतेन हैतेन पापसमं पापसममेतेन पापसममिति पापसमं एतेन हैतेनैतेन हस्म स्म हैतेनैतेन हस्म स्म स्म हस्म वै वै स्म हस्म वै ष्मर्षयो वै वार्षय पुरा पुरर्षयो वै वार्षय पुरा पुरा पुरर्षयर्षयः पुरा विज्ञानेन विज्ञानेन पुरर्षयर्षयः पुरा विज्ञानेन पुरा विज्ञानेन विज्ञानेन पुरा पुरा विज्ञानेन दीर्घसत्रं दीर्घसत्रं विज्ञानेन पुरा पुरा विज्ञानेन दीर्घसत्रं विज्ञानेन दीर्घसत्रं दीर्घसत्रं विज्ञानेन विज्ञानेन दीर्घसत्रमुपोपदीर्घसत्रं विज्ञानेन विज्ञानेन दीर्घसत्रमुपा विज्ञानेनेति विज्ञानेन दीर्घसत्रमुपोपदीर्घसत्रं दीर्घसत्रमुपयन्ति यन्त्युपदीर्घसत्रं दीर्घसत्रमुपयन्ति दीर्घसत्रमिति दीर्घ सत्रमुपयन्ति यन्त्युपोपयन्ति यो योजन्त्युपोपयन्ति यः यो योजन्ति यन्ति यो वै वै योजन्ति यन्ति यो वै यो वै वै यो यो वा उपद्रष्टारमुपद्रष्टारं वै यो यो वा उपद्रष्टारम् वा उपद्रष्टारमुपद्रष्टारं वै वा उपद्रष्टारमुपश्रोतारमुपश्रोतारमुपद्रष्टारं वै वा उपद्रष्टारमुपश्रोतारम् उपद्रष्टारमुपश्रोतारमुपद्रष्टारमुपद्रष्टारमुपश्रोतारमनुख्यातारमनुख्यातारमुपश्रोतारमुपद्रष्टारमुपद्रष्टारमुपश्रोतारमनुख्यातारम् ष्टापूर्तेनेष्टापूर्तेन लोके लोक इष्टा पूर्तेन गच्छते गच्छत इष्टा पूर्तेन लोके लोक इष्टा पूर्तेन गच्छते पूर्तेन गच्छते गच्छत इष्टा पूर्तेनेता पूर्तेन गच्छते अग्निर्गच्छत इष्टा पूर्तेनेता पूर्तेन गच्छते पूर्तेनेति इष्टा पूर्तेन गच्छते अग्निर्गच्छते गच्छते अग्निर्वैव अग्निर्गच्छते गच्छते अग्निर्वैर्वैव अग्निरग्निर्वा उपद्रष्टोपद्रष्टा वा अग्निरग्निर्वा उपद्रष्टा उपद्रष्टोपद्रष्टा वैव उपद्रष्टा वाजुर्वाजुरुपद्रष्टा वैव उपद्रष्टा वाजुः उपद्रष्टा वाजुर्वाजुरुपद्रष्टोपद्रष्टा वाजुरुपश्रोतोपश्रोता वाजुरुपद्रष्टोपद्रष्टा वाजुरुपश्रोता उपद्रष्टेत्युपद्रष्टा वाजुरुपश्रोतोपश्रोता वाजुर्वाजुरुपश्रोता दित्यः दित्य उपश्रोता वाजुर्वाजुरुपश्रोता दित्यः श्रोता दित्यः आदित्य उपश्रोतोपश्रोता दित्योनुख्यातानुख्याता दित्य उपश्रोतोपश्रोता दित्योनुख्याता श्रोतेत्युपश्रोता आदित्योनुख्यातानुख्याता दित्यः आदित्योनुख्याता तागुस्तानुख्याता दित्यः आदित्योनुख्याता तागुस्तानुख्यातानुख्यातानुयोजस्तानुख्यातानुख्यातानुख्यातेत्यनुख्यातानुयोजस्तागुस्तानुयोज एवं विद्वान् विद्वानेवयोज एवं विद्वान् यजते यजते विद्वान् विद्वान् यजते सगुण संयजते विद्वान् विद्वान् यजते समुष्मिन् नमुष्मिन् सगुण सममुष्मिन् लोके लोके मुष्मन् सगुण सममुष्मिन् लोके लोके लोके मुष्मिन् नमुष्मिन् लोक इष्टा पूर्तेनेष्टा पूर्तेन लोके मुष्मिन् नमुष्मिन् लोक इष्टा पूर्तेन लोक इष्टा पूर्तेरे इष्टा पूर्तेन लोके लोक इष्टा पूर्तेन गच्छते गच्छत इष्टा पूर्तेन लोके लोक इष्टा पूर्तेन गच्छते इष्टा पूर्तेन गच्छते गच्छत इष्टा पूर्तेनेष्टा पूर्तेन गच्छते यमयं गच्छत इष्टा पूर्तेनेष्टा पूर्तेन गच्छते यम इष्टा पूर्तेनेति इष्टा पूर्तेन गच्छते यमयं गच्छते गच्छते यन्नो नोयं गच्छते गच्छते यन्नः अयन्नो नोयमयं नो नभसा नभसा नोयमयं नो नभसा नभसा पुरः पुरो नभसा नभसा पुर इति पुरो नभसा नभसा पुर इति पुरःपुरैत्याहेतिपुरःपुरैत्याहाग्निरग्निराहेदित्याहाग्निः अग्निर्वैव अग्निरग्निर्वै नभसा नभसा वा अग्निरग्निर्वै नभसा नभसा वै वै नभसा पुरः पुरो नभसा वै वै नभसा पुरः नभसा पुरः पुरो नभसा नभसा पुरो अग्निमग्निम् पुरो नभसा नभसा पुरो अग्निम् अग्निमग्निम् पुरः पुरो अग्निमेवैवाग्निम् पुरः पुरो अग्निमेव अग्निमेवैवाग्निमग्निमेव तत्तदेवाग्निमग्निमेव तत् तत्तदेवैव तदाह तदेवैव तदाह हैतदेतदाह तत्तदा हैतत् हैतदेतदाह हैतन्मेम एतदाह हैतन्मे एतन्मेम एतदेतन्मे गोपाय गोपाय म एतदेतन्मे गोपाय गोपाय गोपाय मे मे गोपायेतीति गोपाय मे मे गोपायेति गोपायेतीति गोपाय गोपायेति स इति गोपाय गोपायेति सः इति सत्वन्त्वगुंस इति सत्त्वम् सत्वन्त्वगुंस सत्त्वन्नो नस्त्वगुंस सत्त्वन्नः नस्त्वन्त्वन्नो नभसो नभसो नस्त्वन्त्वन्नो नभसः नो नभसो नभसो नो नो नभसस्पते पते नभसो नो नो नभसस्पते नभसस्पते पते नभसो नभसपत इति पते नभसो नभसस्पत इति इति पदे पद इत्याह हेति पदे पद इत्याह हेदीत्याह वायुर्वायुराहेदीत्याह वायुः वाजुर्वाजुराह वाजुर्वै वै वाजुराह वाजुर्वै वायुर्वै वै वाजुर्वायुर्वै नभसो नभसो वै वाजुर्वायुर्वै नभसः वै नभसो नभसो वै वै नभसस्पतिष्पतिर्नभसो वै वै नभसस्पतिः नभसस्पतिष्पतिर्नभसो नभसस्पतिर्वायुं वायुं पतिर्नभसो नभसस्पतिर्वायुं पतिर्वायुं वायुं पतिष्पतिर्वायुमेवैव वायुं पतिष्पतिर्वायुमेव वायुमेवैव वायुं वायुमेव तत्तदेव वायुं वायुमेव तत् एव तत्तदेवैव ददाह हतदेवैव ददाह हतत्तदा हैतदेतदा हतत्तदा हैतत् हैतदेतदाह हैतन्मेम एतदाह हैतन्मे एतन्मे म एतदेतन्मे गोपाय गोपायम एतदेतन्मे गोपाय मे गोपाय गोपाय मे मे गोपायेतीति गोपाय मे मे गोपायेति गोपायेतीति गोपाय गोपायेति देव देवेति गोपाय गोपायेति देवा देव देवेतीति देव सर्गस्थान सर्गस्थान देवेतीति देव सर्गस्थान देव सर्गस्थान सर्गस्थान देव देव सर्गस्थानेतीति सर्गस्थान देव देव सर्गस्थानेति सर्गस्थानेतीति सर्गस्थान सर्गस्थानेत्याह हेति सर्गस्थान सर्गस्थानेत्याह सर्गस्थानेति सं ीत्याहासावसावाहेतीत्याहासौ असावसावाहासौ वै वा असावसो वा आदित्य आदित्यो वा असावसो वा आदित्यः आदित्य आदित्यो वै वा आदित्यो देवो देव आदित्यो वै वा आदित्यो देवः आदित्यो देवो देव आदित्य आदित्यो देवः सर्गस्थानः सर्गस्थानो देव आदित्य आदित्यो देवः सर्गस्थानः सर्गस्थानः सर्गस्थानो देवो देवः सर्गस्थान आदित्यमादित्यगो सर्गस्थानो देवो देवः सर्गस्थान आदित्यम् सर्गस्थान आदित्यमादित्यगो सर्गस्थानः सर्गस्थान आदित्यमेवैवादित्यगो सर्गस्थानः सर्गस्थान आदित्यमेव सर्गस्थान इति संस्थानः आदित्यमेवैवादित्यमादित्यमेव तत्तदेवादित्यमादित्यमेव तत् तत्तदेवैव तदाह हतदेवैव तदाह हतत्तदा हैतदेतदा हतत्तदा हैतत् हैतदेतदाह हैतन्मे म एतदाह हैतन्मे एतन्मे म एतदेतन्मे गोपाय गोपाय म एतदेतन्मे गोपाय गोपाय गोपाय मे मे गोपायेतीति गोपाय मे मे गोपायेति गोपायेतीति गोपाय गोपायेति एतयुवानयुवानमेतमेतयुवानं परिपरियुवानमेतमे युवानं परि युवानं परि परियुवानं युवानं परिवो वः परियुवानं युवानं परिवः परिवो वः परिपरिवो ददामि ददामि वः परिपरिवो ददामि वो ददामि ददामि वो वो ददामि तेन तेन ददामि वो वो ददामि तेन ददामि तेन तेन ददामि ददामि तेन क्रीडन्ति क्रीडन्ति स्तेन ददामि ददामि तेन क्रीडन्ति क्रीडन्ति क्रीडन्ति स्तेन तेन क्रीडन्तिश्चरद चरद क्रीडन्ति स्तेन तेन क्रीडन्तिश्चरद क्रीडन्तिश्चरद चरद क्रीडन्तिः क्रीडन्तिश्चरद प्रियेण प्रियेण चरद क्रीडन्तिः क्रीडन्तिश्चरद प्रियेण चरद प्रियेण प्रियेण चरद चरद प्रियेण प्रियेणेति प्रियेण नो नो मा मानश्शाप्त शाप्त नो मा मानश्शाप्त शाप्त शाप्त नो नश्शाप्त जनुषा जनुषा शाप्त नो नश्शाप्त जनुषा शाप्त जनुषा जनुषा शाप्त शाप्त जनुषा सुभागा सुभागा जनुषा शाप्त शाप्त जनुषा सुभागा जनुषा सुभागा सुभागा जनुषा जनुषा सुभागा राजो राजस्वभागा जनुषा जनुषा सुभागा राजः राजो राजस्वभागा सुभागा राजस्पोषेण पोषेण राजस्वभागा सुभागा राजस्पोषेण भागा इति सोभागा राजस्पोषेण पोषेण राजो राजस्पोषेण सकोसं पोषेण राजो राजस्पोषेण सम्पोषेण सकोसं पोषेण पोषेण समिशेष सम्भोषेण भोषेण समिषा समिशेषा सगौं समिषामदे मम दे मेषा सगौं समिषामदे मामदे मम दे मेषेषामदे मा देवेति मदे मा नमो महिम्ने महिम्ने नमो नमो महिम्न उतोत महिम्ने नमो नमो महिम्न उता महिम्न उतोत महिम्ने महिम्न उत चक्षुषे चक्षुष उत महिम्ने महिम्न उत चक्षुषे चक्षुषे चक्षुष उतोत चक्षुषे ते ते चक्षुष उतोत चक्षुषे ते चक्षुषे ते ते चक्षुषे चक्षुषे ते मरुतान् मरुतान् ते चक्षुषे चक्षुषे ते मरुतान् ते मरुतान् मरुतान् ते ते मरुतान् पितः पितर्मरुतान् ते ते मरुतान् पितः मरुतान् पितः पितर्मरुतान् मरुतान् पितस्तत्तत्पितर्मरुतान् मरुतान् पितस्तत् पितस्तत्तत्पितः पितस्तदहमहं तत्पितः पितस्तदहम् अहमहं तत्तदहं गृणामि गृणाम्यहं तत्तदहं गृणामि अहं गृणामि गृणाम्यहमहं गृणामि गृणामीति गृणामि अनुमन्यस्तमन्यस्तान्मनुमन्यस्व सुयजा सुयजामन्यस्तान्मनुमन्यस्व सुयजान्यस्व सुयजा सुयजामन्यस्व मन्यस्व सुयजा यजाम यजाम सुयजामन्यस्व मन्यस्व सुयजा यजाम सुयजा यजाम यजाम सुयजा सुयजा यजाम जुष्टम् जुष्टम् यजाम सुयजा सुयजा यजाम जुष्टम् सुयजेति सुयजाम जुष्टम् जुष्टम् यजाम यजाम जुष्टम् देवानाम् देवानाम् जुष्टम् यजाम यजाम जुष्टम् देवानाम् देवानाम् देवानाम् जुष्टम् जुष्टम् देवानामिदमिदम् देवानाम् जुष्टम् जुष्टम् देवानामिदम् देवानामिदमिदम् देवानाम् देवानामिदमस्त्वस्त्विदम् देवानाम् देवानामिदमस्तु इदमस्त्वस्त्विदमिदमस्तु हव्यगो हव्यमस्त्विदमिदमस्तु हव्यम् अस्तु हव्यगो हव्यमस्त्वस्तु हव्यम् हव्यमिति हव्यम् देवानामेष एष देवानाम् देवानामेष उपनाह उपनाह एष देवानाम् देवानामेष उपनाह एष उपनाह उपनाह एष उपनाह आसीदासीदुपनाह एष उपनाह आसीदुपनाह आसीदासीदुपनाह उपनाह आसीदपामपामासीदुपनाह उपनाह आसीदपानाह इत्युपानाहः आसीदपामपामासीदासीदपाम् गर्भो गर्भोपामासीदासीदपाम् गर्भाङ्गर्भो गर्भोपामपाङ्गर्भ ओषधीष्वोषधीषु गर्भोपामपाङ्गर्भ ओषधीषु गर्भ ओषधेष्वोषधेषु गर्भो गर्भ ओषधेषुञ्जक्तोऽन्यक्त ओषधेषु गर्भो गर्भ ओषधेषुञ्जक्तः ओषधीषुञ्जक्तोऽन्यक्त ओषधीष्वोषधीषुञ्जक्तः यक्त इति नेक्तः सोमस्य त्रप्सम् द्रप्सगो सोमस्य सोमस्य त्रप्समवृणीता वृणीत द्रप्सगो सोमस्य सोमस्य त्रप्समवृणीता समवृणीता वृणीत द्रप्सम् द्रप्समवृणीत भूषा भूषा वृणीत द्रप्सम् द्रप्समवृणीत भूषा भूषा भूषा वृणीता वृणीत भूषा बृहन् बृहन् भूषा वृणीता वृणीत भूषा बृहन् भूषा बृहन् बृहन् भूषा भूषा बृहन्नद्रिरद्र बृहन् भूषा भूषा बृहन्नद्रिहे बृहन्नद्रिरद्रि बृहन् बृहन्नद्रिरभवद भवदद्रि बृहन् बृहन्नद्रिरभवद् अद्रिरभवद भवदद्रिरद्रिरभवत्तदभवदद्रिरद्रिरभवत्तद भवत्तत्तदभवद भवत्तदेशामेषाम् तदभवद भवत्तदेशामेषाम् तत्तदेशामित्येषा वत्सानाम् वत्सानाम् पिता पिता वत्सानाम् पदिष्पदिर्वत्सानाम् पिता पिता वत्सानाम् पदिः वत्सानाम् पदिष्पदिर्वत्सानाम् वत्सानाम् पदिरग्नियानामग्नियानाम् पदिर्वत्सानाम् वत्सानाम् पदिरग्नियानाम् पदिरग्निजानामग्निजानाम् पदिष्पदिरग्निजानामथो अथो अग्निजानाम् पदिष्पदिरग्निजानामथो अथो अग्नियानामग्नियानामथो पिता पिताथो अग्नियानामग्नियानामथो पिताथो पिता पिताथो अथो पितामहताम् महताम् पिताथो अथो पितामहताथो इत्यथो पितामहताम् महताम् पिता पितामहताम् गर्गराणाम् गर्गराणाम् महताम् पिता पितामहताम् गर्गराणाम् गर्गराणाम् गर्गराणाम् महताम् महताम् गर्गराणाम् गर्गराणामिति गर्गराणाम् वत्सो जरायु जराजु वत्सो वत्सो जरायु प्रतिधृक् प्रतिधृक् जरायु वत्सो वत्सो जरायु प्रतिधृक् जरायु प्रतिधक् प्रतिधक् जरायु जरायु प्रतिधक् पीजोष पीजोष प्रतिधक् जरायु जरायु प्रतिधक् पीजोषः पृथक् पीजोषः पीजोषः प्रतिधृक् प्रतिधृक् पीजोष आमिक्षामिक्षा पीजोषः प्रतिधृक् प्रतिधृक् पीजोष आमिक्षा प्रतिधुगिति प्रतिधृग पीजोष आमिक्षामिक्षा पीजोषः पीजोष आमिक्षामस्तु मस्त्वामिक्षा पीजोषः पीजोष आमिक्षामस्तु आमिक्षामस्तु मस्त्वामिक्षामिक्षामस्तु घृतम् घृतम् मस्त्वामिक्षामिक्षामस्तु घृतम् घृतम् घृतम् मस्तुमस्तु घृतमस्यास्य घृतम् मस्तुमस्तु घृतमस्यास्य घृतम् घृतमस्य रेतो रेतोऽस्य घृतम् घृतमस्य रेतः रेतो रेतोऽस्यास्य रेतः रेत इति रेतः गावो गावस्त्वान् त्वाम् गावो वृणता वृणत गावस्त्वान् त्वाम् गावो वृणत गावो वृणता वृणत गावो गावो वृणत राज्याज राज्याज वृणत गावो गावो वृणत राज्याज वृणत राज्याज राज्याज वृणता वृणत राज्याय त्वाम् त्वागो राज्याय वृणता वृणत राज्याय त्वाम् राज्याय त्वाम् त्वागो राज्याय राज्याय त्वागो हवन्त हवन्त त्वाम् राज्याय राज्याय त्वागो हवन्त गो हवन्त हवन्तत्वान् त्वागो हवन्त मरुतो मरुतो हवन्तत्व त्वान् त्वागो हवन्तमरुतः हवन्तमरुतो मरुतो हवन्त हवन्त मरुतः स्वर्का स्वर्का मरुतो हवन्त हवन्त मरुतः स्वर्का स्वर्का स्वर्का मरुतो मरुतः स्वर्का क्षत्रस्य क्षत्रस्य वश्मनुवश्मन् क्षत्रस्य गगुभिः गगुभिः क्षत्रस्य वश्मनुवश्मन् क्षत्रस्य गगुभिः क्षत्रस्य गगुभिः गगुभिः क्षत्रस्य क्षत्रस्य गगुभिः श्रियाणस्य श्रियाणः गगुभिः क्षत्रस्य क्षत्रस्य गगुभिः श्रियाणः गगुभिश्रियाणस्य श्रियाणः गगुभिः गगुभिः श्रियाणस्तदस्तदस्य श्रियाणः गगुभिः गगुभिः श्रियाणस्तदः श्रियाणस्तदस्तदस्य श्रियाणस्य श्रियाणस्तदो नो नस्तदस्य श्रियाणस्य श्रियाणस्ततो नः नो नस्तदस्ततो न उग्र उग्रो नस्तदस्ततो न उग्रः उग्र उग्रो नो न उग्रो विव्युग्रो नो न उग्रो विव्युग्र उग्रो विभज भजव्युग्र उग्रो विभज विभज भज विभजावसो निभसो निभज विभजावसो ने वसो निभसो निभज भजावसूनि सोने तिभसो ने युद्धे न वै वैव्युद्धे नव्युद्धे न वा एष वैव्युद्धे नव्युद्धे न वा एषः युद्धे नेतिवे रुद्धे न एष वै वा एष पशुना पशुनैष वै वा एष पशुना एष पशुना पशुनैष एष पशुना यजते यजते पशुनैष एष पशुना यजते पशुना यजते यजते पशुना पशुना यजते यस्य यस्य यजते पशुना पशुना यजते यस्य यजते यस्य यस्य यजते यजते यस्यैतान्येतानि यस्य यजते यजते यस्यैतानि यस्यैतान्येतानि यस्य यस्यैतानि ननैतानि यस्य यस्यैतानि न एतानि ननैतान्येतानि न क्रियन्ते क्रियन्ते नैतान्येतानि न क्रियन्ते क्रियन्ते क्रियन्ते न क्रियन्त एष क्रियन्ते न क्रियन्त एषः क्रियन्त एष क्रियन्ते क्रियन्त एषः हैष क्रियन्ते क्रियन्त एषः हैष एष हतु तु हैष एष हतु हतु हत्वै वै तु हत्वै वै वैरुत्वै समृद्धेन समृद्धेन वैरुत्वै समृद्धेन समृद्धेन समृद्धेन वै वै समृद्धेन यजते यजते समृद्धेन वै वै समृद्धेन यजते समृद्धेन यजते यजते समृद्धेन समृद्धेन यजते यस्य यस्य यजते समृद्धेन समृद्धेन यजते यस्य समृद्धेनेति समृद्धेन यजते यस्य यस्य यजते यजते यस्यैतान्येतानि यस्य यजते यजते यस्यैतानि यस्यैतान्येतानि यस्य यस्यैतानि क्रियन्ते क्रियन्त एतानि यस्य यस्यैतानि क्रियन्ते एतानि क्रियन्ते क्रियन्त एतान्येतानि क्रियन्ते क्रियन्त इति क्रियन्ते सूर्यो देवो देवः सूर्यः सूर्यो देवो दिविषद्भ्यो दिविषद्भ्यो देवः सूर्यः सूर्यो देवो दिविषद्भ्यः देवो दिविषद्भ्यो दिविषद्भ्यो देवो देवो दिविषद्भ्यो धाता धाता दिविषद्भ्यो देवो देवो दिविषद्भ्यो धाता दिविषद्भ्यो धाता धाता दिविषद्भ्यो दिविषद्भ्यो धाता क्षत्राय क्षत्राय धाता दिविषद्भ्यो दिविषद्भ्यो धाता क्षत्राय दिविषद्भ्य इति दिविषद्भ्यः क्षत्राय क्षत्राय धाता धाता क्षत्राय वायुर्वायुः क्षत्राय धाता धाता क्षत्राय वायुः क्षत्राय वाजुर्वायुः क्षत्राय क्षत्राय वाजः प्रजाभ्य प्रजाभ्यो वाजुः क्षत्राय क्षत्राय वाजः प्रजाभ्यः वायुः प्रजाभ्यः प्रजाभ्यो वायुर्वायुः प्रजाभ्यः प्रजाभ्य एत प्राजाभ्यः बृहस्पतिस्त्वा त्वा बृहस्पतिर्बृहस्पतिस्त्वा प्रजापतये प्रजापतये त्वा बृहस्पतिर्बृहस्पतिस्त्वा प्रजापतये प्रजापतये प्रजापतये त्वा त्वा प्रजापतये ज्योतिष्मदीम् ज्योतिष्मदीम् प्रजापतये त्वा त्वा प्रजापतये ज्योतिष्मदी प्रजापतये ज्योतिष्मदीम् ज्योतिष्मदीम् प्रजापतये प्रजापतये ज्योतिष्मदीम् जुहोदु जुहोदु ज्योतिष्मदीम् प्रजापतये प्रजापतये ज्योतिष्मदीम् जुहोदु प्रजापतय इति प्रजापतये ज्योतिष्मदीम् जुहोदु जुहोदु ज्योतिष्मदीम् ज्योतिष्मदीम् जुहोदु जुहोदु यस्यास्ते देयस्यास्ते हरितो हरितस्ते यस्यास्ते हरितः दे हरितो हरितस्ते दे हरितो गर्भो गर्भो हरितस्ते दे हरितो गर्भः हरितो गर्भो गर्भो हरितो हरितो गर्भोऽथो अथो गर्भो हरितो हरितो गर्भोऽथो गर्भोऽथो अथो गर्भो गर्भोऽथो यो निर्यो निरथो गर्भो गर्भोऽथो यो निः अथो यो निर्यो निरथो अथो यो निर्हिरण्यजी हिरण्यजी यो निरथो अथो यो निर्हिरण्यजी अथो इत्यथो निर्हिरण्यजी हिरण्यजी यो निर्यो निर्हिरण्यजी हिरण्यजीति हिरण्यजी अङ्गान्यः कृताः कृताङ्गान्य चतुष्पदी चतुष्पदी पञ्चपदी षट्पदी षट्पदी चतुष्पदी द्विजतो पञ्चपदी षट्पदी षट्पदी पञ्चपदी पञ्चपदी षट्पदी सप्तपदी सप्तपदी षट्पदी पञ्चपदी पञ्चपदी षट्पदी सप्तपदी पञ्चपदी षट्पदी सप्तपदी सप्तपदी षट्पदी षट्पदी सप्तपद्यष्टापद्यष्टापदी सप्तपदी षट्पदी षट्पदी सप्तपद्यष्टापदी सप्तपद्यष्टापद्यष्टापदी सप्तपदी सप्तपद्यष्टापदी भुवना भुवनाष्टापदी सप्तपदी सप्तपद्यष्टापदी भुवना सप्तपदी सप्तापदी अष्टापदी भुवना भुवनाष्टापद्यष्टापदी भुवनान्वन भुवनाष्टापद्यष्टापदी भुवनानो अष्टापदेत्यष्टापदी भुवनान्वन भुवना भुवनानुप्रथताम् प्रथतामनु भुवना भुवनानुप्रथताम् प्रथताम् प्रथतामन्मनु प्रथता गुस्वाहा स्वाहा प्रथतामन्मनु प्रथता गुस्वाहा गुस्वाहा स्वाहा प्रथताम् प्रथता गुस्वाहा स्वाहा महीद्योर्द्योर्महीमहि द्योः पृथिवी पृथिवी द्योर्महीमहि द्योः पृथिवी पृथिवी पृथिवी द्योद्योः पृथिवी च पृथिवी द्योद्योः पृथिवी च पृथिवी च पृथिवी पृथिवी च नश्च पृथिवी पृथिवी च नः नश्च जन इममिमन्नश्च जन इमौ न इममिमन्नो न इमं यज्ञं यज्ञमिमन्नो न इमं यज्ञम् इमं यज्ञं यज्ञमिममिमं यज्ञं मिमिक्षतां मिमिक्षतां यज्ञमिममिमं यज्ञं मिमिक्षतां मिमिक्षतां मिमिक्षतां यज्ञं यज्ञं मिमिक्षतां मिमिक्षतामिति मिमिक्षतां नो नः पिबृतां पिबृतां नो भरीमभिर्भरीमभिर्नः पिबृतां पिबृतां नो भरीमभिः भरेमभिरिति भरीमाभिः इदं वाम्बामिदमिदं वामास्य आस्ये वामिदमिदं वामास्ये वामास्य आस्ये वां वामास्ये हविर्हविरास्ये वां वामास्ये हविः आस्ये हविर्हविरास्य आस्ये हविप्रियं व्रियगो हविरास्य आस्ये हविप्रियौ हविप्रियं व्रियगो हविर्हविः प्रियमिन्द्रा बृहस्पति इन्द्रा बृहस्पति व्रियगो हविर्हविः प्रियमिन्द्रा बृहस्पति प्रियमिन्द्रा बृहस्पति इन्द्रा बृहस्पति प्रियं प्रियमिन्द्रा बृहस्पति इन्द्रा बृहस्पति इति उक्तं मदो मद उक्तमुक्तं मदश्च चमद उक्तमुक्तं मदश्च मदश्च चमदो मदश्च शस्यते शस्यते चमदो मदश्च शस्यते शस्यते शस्यते चस्यते इति शस्यते अयं वां वामयमयं वां परिपरि वामयमयं वां परि वां परिपरि वां वां परिषिच्यते सिच्यते परिवां वां परिषिच्यते परिषिच्यते सिच्यते परिपरिषिच्यते सोमः सोमः सिच्यते परिपरिषिच्यते सोमः सिच्यते सोमः सोमस्सिच्यते सिच्यते सोम इन्द्रा बृहस्पति इन्द्रा बृहस्पति सोमस्सिच्यते सिच्यते सोम इन्द्रा बृहस्पति सोम इन्द्रा बृहस्पति इन्द्रा बृहस्पति सोमः सोम इन्द्रा बृहस्पति बृहस्पति इन्द्रा बृहस्पति चारुर्मदाय मदाय चारुश्चारुर्मदाय पीतये पीतये मदाय चारुश्चारुर्मदाय पीतये पीतये पीतये मदाय मदाय पीतये पीतय इति पीतये इन्द्रा बृहस्पति इन्द्रा बृहस्पति अस्मे अस्मे इन्द्रा बृहस्पति रजिगुं रजिमिन्द्रा बृहस्पति अस्मे अस्मे इन्द्रा बृहस्पति रजिम् अस्मे इत्यस्मे बृहस्पति रजिगुं रजिमिन्द्रा बृहस्पति इन्द्रा बृहस्पति रजिं धत्तं धत्तगुं रजिमिन्द्रा बृहस्पति इन्द्रा बृहस्पति रजिं धत्तम् इन्द्रा बृहस्पति इति इन्द्रा बृहस्पति रजिं धत्तं धत्तगुं रजिगुं रजिं धत्तगुं शतज्ञगुं शतज्ञनं धत्तगुं रजिगुं रजिं धत्तगुं शतज्ञनं धत्तगोशतग्निनगो शतग्निनं धत्तं धत्तगो शतग्निनौ शतग्निनमिति शताग्निनम् अश्वावन्तगो सहस्रिणगो सहस्रिणमश्वावन्तमश्वावन्तगो सहस्रिणौ अश्वावन्तमित्यश्वान्तम् सहस्रिणमिति सहस्रिणौ बृहस्पतिर्बृहस्पतिर्नः परिपरिणौ बृहस्पतिर्बृहस्पतिर्नः परि नः परिपरिणौ नः परिपातु पातु परिणौ नः परिपातो परिपातु पातु परिपरिपातु पश्चात् पश्चात्पातु परिपरिपातु पश्चादु पश्चात् पश्चात्पादु पादु पश्चादुतोत पश्चात्पादु पादु पश्चादुता पश्चादुतोत पश्चात् पश्चादुतोत्तरस्मादुत्तरस्मादुत पश्चात् पश्चादुतोत्तरस्मादुतोत्तरस्मादुतोत्तरस्मादधरा धरा धरादुत्तरस्मादुत्तरस्मादुत्तरस्मादधरा

यजम् धाता ददातु ददातु धाता धाता ददातु नो नो ददातु धाता धाता ददातु ददातु नो नो ददातु ददातु नो रयिको रयन्नो ददातु ददातु नो रयौ रयिको रयिन्नो न रयिमीशा न ईशा न रयिन्नो न रयिमीशा न ईशा नो जगतः ईशा नो जगतो जगत ईशान ईशान जगतस्पतिष्पतिर्जगत ईशान ईशान जगतस्पतिः जगदस्पतिष्पतिर्जगतो जगदस्पतिः नो नस्तदनः पूर्णेन पूर्णेन नस्तदनः पूर्णेन पूर्णेन पूर्णेन नो नः पूर्णेन भावन भावनत् पूर्णेन नो नः पूर्णेन भावनत् पूर्णेन भावनत् भावनत् पूर्णेन पूर्णेन भावनत् भावनत् धाता प्रजाया प्रजाया धाता धाता प्रजाया उतोद प्रजाया धाता धाता प्रजाया उता प्रजाया उतोद प्रजाया आह प्रजाया उत राजो राज उत प्रजाया आह प्रजाया उत राजः प्रजाया इति प्रजाया आह राजो राज उतोद राज ईश ईशे राज उतोद राज ईशे राज ईश ईशे राजो राज ईशे धाता धाते से राजो राज ईशे धाता ईशे धाता धातेश ईशे धातेदमिदं धातेश ईशे धातेदम धातेदमिदं धाता धातेदम विश्वम विश्वमिदं धाता धातेदम विश्वम इदं विश्वम विश्वमिदमिदं विश्वम भुवनं भुवनं विश्वमिदमिदं विश्वम भुवनं विश्वम भुवनं भुवनं विश्वम विश्वम भुवनं जजान जजान भुवनं विश्वम विश्वम भुवनं जजान भुवनं जजान जजान भुवनं भुवनं जजान जानेति जजान धाता पुत्रं पुत्रं धाता धाता पुत्रं यजमानाय यजमानाय पुत्रं धाता धाता पुत्रं यजमानाय पुत्रं यजमानाय यजमानाय पुत्रं पुत्रं यजमानाय दाता दाता यजमानाय पुत्रं पुत्रं यजमानाय दाता यजमानाय दाता दाता यजमानाय यजमानाय दाता तस्मै तस्मै दाता यजमानाय यजमानाय दाता तस्मै दाता तस्मै तस्मै दाता दाता तस्मा ओह तस्मै दाता दाता तस्मा ओस्मा ओ तस्मै तस्मा उहव्यगो हव्यमु तस्मै तस्मा उहव्यम् उहव्यगो हव्यमु हव्यं घृतवत् घृतवत् हव्यमु हव्यं घृतवत् हव्यं घृतवत् घृतवत् हव्यगो हव्यं घृतवत् विधेम विधेम घृतवत् हव्यगो हव्यं घृतवत् विधेम घृतवत् विधेम विधेम घृतवत् घृतवत् विधेम घृतवदिति घृतावत् हेमेति विधेम धाता ददातु ददातु धाता धाता ददातु नो नो ददातु धाता धाता ददातु नः ददातु नो नो ददातु ददातु नो रयिगो रयिन्नो ददातु ददातु नो रयौ रयिगो रयिन्नो नो रयिं प्राचीं प्राचीगो रयिन्नो नो रयिं प्राचीं रयिं प्राचीं प्राचीगो रयिगो रयिं प्राचीं जीवातुं जीवातुं प्राचीगो रयिगो रयिं प्राचीं जीवातुं प्राचीं जीवातुं जीवातुं प्राचीं प्राचीं जीवातुमक्षितामक्षितान् जीवातुं प्राचीं प्राचीं जीवातुमक्षिता जीवातुमक्षितामक्षितान् जीवातुं जीवातुमक्षितामक्षितामिन्द्यक्षिता वयं देवस्य देवस्य वयं वयं देवस्य धीमहि धीमहि देवस्य वयं वयं देवस्य धीमहि देवस्य धीमहि धीमहि देवस्य देवस्य धीमहि सुमतिगो सुमतिं धीमहि देवस्य देवस्य धीमहि सुमतिं धीमहि सुमतिगो सुमतिं धीमहि धीमहि सुमतिगो सत्यराधस सत्यराधस सुमतिं धीमहि धीमहि सुमतिगो सत्यराधसः सुमतिगो सत्यराधस सत्यराधस सुमतिगो सुमतिगो सत्यराधसः सुमतिमिति सुमतिं सत्यराधस इति सत्याराधसः धाता ददातु ददातु धाता धाता ददातु दाशुषे दाशुषे ददातु धाता धाता ददातु दाशुषे दाशुषे दाशुषे ददातु ददातु दाशुषे वसूनि वसूनि दाशुषे ददातु ददातु दाशुषे वसूनि दाशुषे वसूनि वसूनि दाशुषे दाशुषे वसूनि प्रजाकामाय प्रजाकामाय वसूनि दाशुषे दाशुषे वसूनि प्रजाकामाय प्रजाकामाय प्रजाकामाय वसूनि वसूनि प्रजाकामाय मीढुषे मीढुषे प्रजाकामाय वसूनि वसूनि प्रजाकामाय मेढुषे प्रजाकामाय मेढुषे मेढुषे प्रजाकामाय प्रजाकामाय मेढुषे दुरोणे दुरोणे मेढुषे प्रजाकामाय प्रजाकामाय मेढुषे दुरोणे प्रजाकामायेति प्रजाकामाय मेढुषे दुरोणे दुरोणे मेढुषे मेढुषे दुरोणे द्रोण इति दुहोने तस्मै देवा देवास्तस्मै तस्मै देवा अमृता अमृता देवास्तस्मै तस्मै देवा अमृता देवा अमृता अमृता देवा देवा अमृतास्सगो समृता देवा देवा अमृतास्सम् अमृतास्सगो समृता अमृतास्सम् जयन्ताम् जयन्ताको समृता अमृतास्सम् जयन्ताम् जयन्ताम् जयन्ताको सगो सं जयन्ताम् विश्वे विश्वे व्ययन्ताको सगो सं जयन्ताम् विश्वे जयन्ताम् विश्वे विश्वेभ्ययन्ताम् जयन्ताम् विश्वे देवासो देवासो विश्वेभ्ययन्ताम् जयन्ताम् विश्वे देवासः देवासो देवासो विश्वे विश्वे देवासो अदिदिरदिदर्देवासो विश्वे विश्वे देवासो अदितिः देवासो अदिदिरदिदर्देवासो देवासो अदितिः सजोषा सजोषा अदिदिर्देवासो देवासो अदितिः सजोषा सजोषा सजोषा अदितिरजिति सजोषा सजोषा इति सा जोषा अनुनो नो अन्वनुनोद्याद्य नो अन्वनुनोद्यानोद्याद्य नो नोद्यानुमतिरनुमतिरद्य नो नोद्यानुमतिः अनुमतिरनुमतिरत्याद्यानुमतिर्यज्ञमनुमतिरत्याद्यानुमतिर्यज्ञम् देवेषु देवेषु यज्ञमनुमतिरनुमतिर्यज्ञम् देवेषु अनुमतिरित्यनोमतिः यज्ञम् देवेषु देवेषु यज्ञम् यज्ञम् देवेषु मन्यताम् मन्यताम् देवेषु यज्ञम् यज्ञम् देवेषु मन्यताम् देवेषु मन्यताम् मन्यताम् देवेषु देवेषु मन्यताम् मन्यतामिति मन्यताश्च जाग्निरग्निश्च हव्यवाहनो हव्यवाहनश्चाग्निरग्निश्च हव्यवाहनः हव्यवाहनो हव्यवाहनश्च च हव्यवाहनो भवताम् भवतागो हव्यवाहनश्च च हव्यवाहनो भवताम् व्यवाहनो भवताम् भवतागो हव्यवाहनो हव्यवाहनो भवतान् दाशुषे दाशुषे भवतागो हव्यवाहनो हव्यवाहनो भवतान् दाशुषे हव्यवाहन इति हव्या वाहनः दाशुषे दाशुषे भवताम् भवतान् दाशुषे मयो मयो दाशुषे भवताम् भवतान् दाशुषे मयः दाशुषे मयो मयो दाशुषे दाशुषे मयः इति मयः तन्मिदन्वन्विदनुमतेऽनुमत इदन्वन्विदनुमते अनुमते त्वन्त्वमनुमते नुमते त्वम् मन्यासै मन्यासै त्वमनुमते नुमते त्वम् मन्यासैत्यनो मन्यासै मन्यासै त्वन्त्वम् मन्यासै शकोशम् मन्यासै त्वन्त्वम् मन्यासैशम् मन्यासै शकोशम् मन्यासै मन्यासै शञ्च जशम् मन्यासै मन्यासैशञ्च च दशकोशञ्च नोनश्च शकोशञ्च नः नोनश्च जनस्कृति कृधिनश्च जनः कृधि कृधि कृधि नो न कृधे कृधि क्रत्वे दक्षाज दक्षाज क्रत्वे क्रत्वे दक्षाज नो नो दक्षाज क्रत्वे क्रत्वे दक्षाज नः दक्षाय नो नो दक्षाय दक्षाय नो हिनु हिनु नो दक्षाय दक्षाय नो हिनु नो हिनु हिनु नो नो हिनु प्रप्रहिनु नो नो हिनु प्रप्रहिनु हिनु प्रणो नः प्रहिनु हिनु प्रणः प्रणो नः प्रप्रण आयोगुष्यायोगोषि नः प्रप्रण आयोगोषि आयोगुष्यायोगोषि नो न आयोगोषितारिषस्तारिष आयोगोषि नो न आयोगोषितारिषः आयोगोषितारिषस्तारिष आयोगुष्यायोगोषितारिषः तारिषः अनुमन्यताम् मन्यतामन्मनुमन्यतामनुमन्यमानानुमन्यमानामन्यतामन्मनुमन्यतामनुमन्यमानान्यतामनुमन्यमानानुमन्यमानामन्यतामन्मनुमन्यमाना प्रजावन्तम् प्रजावन्तमनुमन्यमानामन्यतामन्यतामनुमन्यमाना प्रजावन्तम् अनुमन्यमाना प्रजावन्तम् प्रजावन्तमनुमन्यमानानुमन्यमाना प्रजावन्तगोरयोरयम् प्रजावन्तमनुमन्यमानानुमन्यमाना प्रजावन्तगोरयम् अनुमन्यमानेत्यनो मन्यमाना प्रजावन्तगोरयोरयम् प्रजावन्तम् प्रजावन्तगोरयमक्षीयमाणमक्षीयमाणगोरयम् प्रजावन्तम् प्रजावन्तगोरयमक्षीयमाणौ प्रजावन्तमिति प्रजावन्तम् रयमक्षीयमाणमक्षीयमाणगोरयोरयमक्षीयमाणौ क्षीयमाणमित्यक्षीयमाणम् तस्यै वयम् वयम् तस्यैतस्यै वयगो हेडसि हेडसि वयम् तस्यैतस्यै वयगो हेडसि वयगो हेडसि हेडसि वयम् वयगो हेडसि मामा हेडसि वयम् वयगो हेडसि मा हेडसि मामा हेडसि हेडसि माप्यभिमा हेडसि हेडसि मापि माप्यभिमा मापि भूम भूमाभिमा मापि भूमा भूम भूमाप्यपि भूम सा सा भूमाप्यपि भूम सा सा भूम भूम सा नो नस्सा भूम भूम सा नः सानो नस्सा सानो देवी देवी नस्सा सानो देवी नो देवी देवी नो नो देवी सुहवा सुहवा देवी नो नो देवी सुहवा देवी सुहवा सुहवा देवी देवी सुहवा शम्म जन्म सुहवा देवी देवी सुहवा शम्म सुहवा शम्म शम्म सुहवा सुहवा शम्म यच्छतु यच्छतु शम्म सुहवा सुहवा शम्म यच्छतु सुहवेति सुहवा यच्छतु यच्छतु शर्म शर्म यच्छतु यस्यामिदम् प्रदिशि प्रतिशीदम् यस्याङ्गिस्यामिदम् प्रदिशि इदम् प्रदिशि प्रतिशीदमिदम् प्रतिशिजद्यत् प्रतिशीदमिदम् प्रतिशिजत् प्रतिशिजद्यत् प्रतिशि प्रतिशिजत् विरोचते विरोचते यत् प्रतिशि प्रतिशिजत् विरोचते प्रतिशीदि प्रादिशि विरोचते विरोचते यद्यत् विरोचते नुमति मनुमतिम् विरोचते यद्यत् विरोचते नुमतिम् विरोचते नुमति मनुमतिम् विरोचते विरोचते नुमतिम् प्रति प्रत्यनुमतिम् विरोचते विरोचते नुमतिम् प्रति विरोचत इति वि रोचते अनुमतिम् प्रति प्रत्यनुमति मनुमतिम् प्रति भोषन्ति भोषन्ति प्रत्यनुमति मनुमतिम् प्रति भोषन्ति अनुमतिमित्यनुमतिम् प्रति भोषन्ति भोषन्ति प्रति प्रति भोषन् जाजव आजवो भोषन्ति प्रति प्रति भोषन् जाजवः जाजव आजवो भूषन्ति भूषन् जायवः आजव इत्याजवः उपस्थ उपस्थो यस्याजस्य उपस्थ उरु उपस्थो यस्याजस्य उपस्थ उरु उपस्थ उरु उपस्थ उपस्थ उर्वन्तरिक्षमन्तरिक्षमुरुपस्थ उपस्थ उर्वन्तरिक्षम् उपस्थ इत्युपस्थः उर्वन्तरिक्षमन्तरिक्षमुरु उर्वन्तरिक्षकोसान्तरिक्षमुरु उर्वन्तरिक्षकोसान्तरिक्षमन्तरिक्षकोसानो नस्सान्तरिक्षमन्तरिक्षकोसानः सानो नस्सासानो देवी देवी नस्सासानो देवी देवी देवी नो नो देवी सुहवा सुहवा देवी नो नो देवी सुहवा देवी सुहवा सुहवा देवी देवी सुहवा शर्म शर्म सुहवा देवी देवी सुहवा शर्म सुहवा शर्म शर्म सुहवा सुहवा शर्म यच्छतु यच्छतु शर्म सुहवा सुहवा शर्म यच्छतु सुहवेति सुहवा यच्छतु यच्छतु शर्म शर्म यच्छतु यच्छत्विति यच्छतु राका महमहगो राकागो राका महगो सुहवागो सुहवा महगो राकागो राका महगो सुहवागो सुहवागो सुहवा महमहगो सुहवागो सुष्टुते सुष्टुते सुहवा महमहगो सुहवागो सुष्टुति सुहवागो सुष्टुति सुष्टुति सुहवागो सुहवागो सुष्टुति हुवे हुवे सुष्टुति सुहवागो सुहवागो सुष्टुति हुवे सुहवामिति सुहवा हुवे हुवे सुष्टुति सुष्टुति हुवे शृणोतु शृणोतु हुवे सुष्टुति सुष्टुति हुवे शृणोतु स्तुतेति सुस्तुते हुवे शृणोतु शृणोतु हुवे हुवे शृणोतु नो न शृणोतु हुवे हुवे शृणोतु नः शृणोतु नो न शृणोतु शृणोतु नः सुभगा सुभगा नः शृणोतु शृणोतु नः सुभगा सुभगा सुभगा नो न सुभगा बोधतु बोधतु सुभगा नो न सुभगा बोधतु सुभगा बोधतु बोधतु सुभगा सुभगा बोधतुत्मनात्मना बोधतु सुभगा सुभगा बोधतुत्मना सुभगेति सुभगा बोधतुत्मनात्मना बोधतु बोधतुत्मना मनेदित्मना सेव्यत्वपो अवसेव्यतु सेव्यत्वपशोच्या शोच्या वसेव्यतु सेव्यत्वपशोच्या शोच्या शोच्या भो अवशोच्या छिद्यमानया छिद्यमानया शोच्या भो अवशोच्या छिद्यमानया शोच्या छिद्यमानया छिद्यमानया शोच्या शोच्या छिद्यमानया ददातु ददातु अच्छिद्यमानया शोच्या शोच्या छिद्यमानया ददातु अच्छिद्यमानया ददातु ददातु अच्छिद्यमानया छिद्यमानया ददातु वीरम् वीरम् ददातु अच्छिद्यमानया अच्छिद्यमानया ददातु वीरम् ददातु वीरम् वीरम् ददातु ददातु वीरगो शततायगो शततायम् वीरम् ददातु ददातु वीरगो शततायम् वीरगो शततायगो शततायम् वीरम् वीरगो शततायम् मुख्य मुख्यगो शततायम् वीरम् वीरगो शततायम् मुख्यम् शततायज मुख्य मुख्यगो शततायगो शततायज मुख्यम् शततायजमिति शतायम् मुख्यमित्युख्यम् यास्ते तेजाजास्ते राके राके तेजाजास्ते राके राके राके ते ते राके सुमतजस्तु मतजो राके ते ते राके सुमतजः राके सुमतजस्तु मतजो राके राके सुमतजः सुपेशसः सुपेशसः सुमतजो राके राके सुमतजः सुपेशसः सुमतजः सुपेशसः सुपेशसः सुमतजः सुमतजः सुपेशसोजाभिर्याभिः सुपेशसः सुमतजः सुमतजः सुपेशसोजाभिः सुमतज इति सुमतजः सुपेशसोजाभिर्याभिः सुपेशसः सुपेशसोजाभिर्ददासि ददासि याभिः सुपेशसः सुपेशसोजाभिर्ददासि सुपेशस इति सुपेशसः याभिर्ददासि ददासि याभिर्याभिर्ददासि दाशुषे दाशुषे ददासि याभिर्याभिर्ददासि दाशुषे दासि दाशुषे दाशुषे ददासि ददासि दाशुषे वसूनि वसूनि दाशुषे ददासि ददासि दाशुषे वसूनि दाशुषे वसूनि वसूनि दाशुषे दाशुषे वसूनि वसूनि वसूनि भिन्नो नस्ताभिस्ता भिन्नो अद्याद्य नस्ताभिस्ता भिन्नो अद्याद्य अद्य सुमना उपागह्युपागहि सुमना अद्याद्य सुमना उपागहि सुमना उपागह्युपागहि सुमना सुमना उपागहि सहस्रपोषको सहस्रपोषमुपागहि सुमना सुमना उपागहि सहस्रपोषम् सुमना इति सुमनाः उपागहि सहस्रपोषको सहस्रपोषमुपागह्युपागहि सहस्रपोषको सुभगे सुभगे सहस्रपोषमुपागह्युपागहि सहस्रपोषको सुभगे उपागहेत्युपागहे सहस्रपोषको सुभगे सुभगे सहस्रपोषको सहस्रपोषको सुभगे रराणा सुभगे सहस्रपोषको सहस्रपोषको सुभगे रराणा सहस्रपोषमिति सहस्रपोषम् सुभगे रराणा सुभगे सुभगे रराणा भग इति सो भगे रराणेति रराणा सिनी बालिजा यासिनी बालिसिनी बालिया सुबाणिः सुबाणिर्यासिनी बालिसिनी बालिया सुबाणिः सुबाणिः सुबाणिर्या यासु पाणिः महमहङ्कुः गुः महगो सुभगा गो सुभगा महङ्कुः गुः महगो सुभगा महगो सुभगा गो सुभगा महमहगो सुभगाम् विद्मनापसं विद्मनापसगो सुभगा महमहगो सुभगाम् विद्मनापसं सुभगाम् विद्मनापसं विद्मनापसगो सुभगा गो सुभगाम् विद्मनापसमस्मिन्नस्मिन् विद्मनापसगो सुभगा गो सुभगाम् विद्मनापसमस्मिन् सुभगामिति सुभगापसमस्मिन्नस्मिन् विद्मनापसं विद्मनापसमस्मिनु यज्ञे यज्ञे अस्मिनु विद्मनापसं विद्मनापसमस्मिनु यज्ञे विद्मनापसमिति विद्मनापसम् अस्मिन् यज्ञे यज्ञे अस्मिन्नस्मिन् यज्ञे सुहवागो सुहवाय यज्ञे अस्मिन्नस्मिन् यज्ञे सुहवाय यज्ञे सुहवागो सुहवाय यज्ञे यज्ञे सुहवान् जोहवीमि जोहवीमि सुहवाय यज्ञे यज्ञे सुहवान् जोहवीमि सुहवान् जोहवीमि जोहवीमि सुहवागो सुहवान् जोहवीमि सुहवामिति सुहवामीमिति जोहवीमि नो नस्तासा नो ददातु ददातु नस्तासा नो ददातु नो ददातु ददातु नो नो ददातु श्रवणग्रश्रवणम् ददातु नो नो ददातु श्रवणम् ददातु श्रवणग्रश्रवणम् ददातु ददातु श्रवणम् पितृणाम् पितृणागुश्रवणम् ददातु ददातु श्रवणम् पितृणा श्रवणम् पितृणाम् पितृणागुश्रवणग्रश्रवणम् पितृणान्तस्यास्तस्याः पितृणागुश्रवणग्रश्रवणम् पितृणान्तस्याः पितृणान्तस्यास्तस्याः पितृणाम् पितृणान्तस्यास्ते देदस्याः पितृणाम् पितृणान्तस्यास्ते यास्ते देदस्यास्तस्यास्ते देवि देवि देदस्यास्तस्यास्ते देवि दे देवि देवि दे दे देवि हविषा हविषा देवि दे दे देवि हविषा देवि हविषा हविषा देवि देवि हविषा विधेम विधेम हविषा देवि देवि हविषा विधेम हविषा विधेम विधेम हविषा हविषा विधेम विधेमेति विधेम देवानाम् देवानाम् गोर्देवानामृतस्यामृतस्य देवानामृतस्यामृतस्य देवानाम् देवानामृतस्य पत्नी पत्न्यमृतस्य देवानाम् देवानामृतस्य पत्नी अमृतस्य पत्नी पत्न्यमृतस्यामृतस्य पत्नी हव्या हव्या पत्न्यमृतस्यामृतस्य पत्नी हव्या पत्नी हव्या हव्या पत्नी पत्नी हव्या नो नो हव्या पत्नी पत्नी हव्यानः हव्या नो नो हव्या हव्या नो अस्यास्य नो हव्या हव्या नो अस्यास्य नो नो अस्य हविषो हविषो अस्य नो नो अस्य हविषः अस्य हविषो हविषो अस्यास्य हविषश्चिकेतु चिकेतु हविषो अस्यास्य हविषश्चिकेतु हविषश्चिकेतु चिकेतु हविषो हविषश्चिकेतु चिकेत्विति चिकेतु दाशुषे दाशुषेसकोसं दाशुषे किरतु किरतु दाशुषेसकोसं दाशुषे किरतु दाशुषे किरतु किरतु दाशुषे दाशुषे किरतु भूरि भूरि किरतु दाशुषे दाशुषे किरतु भूरि किरतु भूरि भूरि किरतु किरतु भूरि रामं रामं भूरि किरतु किरतु भूरि रामं भूरि रामं रामं भूरि भूरि भामगो राजो राजो भामं भूरि भूरि भामगो राजः भामगो राजो राजो भामं भामगो राजस्पोषं पोषगो राजो भामं भामगो राजस्पोषं राजस्पोषं पोषगो राजो राजस्पोषं चिकितुषे चिकितुषे पोषगो राजो राजस्पोषं चिकितुषे पोषं चिकितुषे चिकितुषे पोषं पोषं चिकितुषे दधातु दधातु चिकितुषे पोषं पोषं चिकितुषे दधातु चिकितुषे दधातु दधातु चिकितुषे चिकितुषे दधातु धात्विति दधातु इति तृतीयकाण्डे तृतीयप्रश्नस्य घनपाठः समाप्तः।